नमस्सर्वेभ्यः अस्माकं पाणिनीयव्याकरणवर्गे भवतां सर्वेषां स्वागतम्। अस्माकं विषयः अस्ति अष्टाध्यायाः बलाबलचिन्तनम् इति विषयः अनुवर्तते। तत्र गतवर्गे अस्माभिः पूर्वत्रासिद्धम् इति सूत्रम् अधीतम्। पूर्वत्रासिद्धम् इति एकम् अधिकारसूत्रमस्ति त्रिपाद्यां, वस्तुतः अष्टमाध्यायस्य द्वितीयपादे प्रथमं सूत्रमस्ति। अस्य व्याप्तिः कुत्र पर्यन्तम् इति चेत् अष्टमाध्यायस्य द्वितीयपादात् आरभ्य अन्तपर्यन्तम्, इत्युक्ते द्वितीयपादे, तृतीयपादे, चतुर्थपादे पूर्वत्रासिद्धम् इत्यस्य अधिकारः अस्ति। तर्हि पूर्वं प्रति परम् असिद्धम् इति सामान्यनियमः अस्ति। यत् सूत्रं यत्र कुत्रापि भवतु, पूर्वं प्रति परसूत्रम् असिद्धम् इत्युक्ते, अत्र परम् इत्युक्ते यत् सूत्रं त्रिपाद्याम् अस्ति तदेव परम्। एकं सूत्रं त्रिपाद्यां भवेत्, अन्यत् सूत्रं पूर्वं यत्र कुत्रापि भवेत्, सपादसप्ताध्यायां वा नो चेत् त्रिपाद्यां वा, पूर्वं प्रति परम् असिद्धं, पूर्वं प्रति परं परसूत्रस्य अस्तित्वं नास्ति इति यदा वदामः, तर्हि परम् इत्युक्ते किम् इति चेत्, परम् इत्युक्ते यत् सूत्रं त्रिपाद्याम् अस्ति। एकं सूत्रं त्रिपाद्यां भवेत्, अन्यत् सूत्रं सपादसप्ताध्यायां वा भवितुमर्हति नो चेत् पूर्वत्रिपादिसूत्रं वा भवितुमर्हति। तर्हि पूर्वं प्रति परम् असिद्धम् इति सामान्यव्यवहारः। तस्य एव इतोपि किञ्चित् अस्माकं सम्यक् बोधः भवतु इति कृत्वा तत्र विभजनं भवति पूर्वत्रासिद्धम् इत्यस्य शास्त्रासिद्धम् अपि च कार्यासिद्धम्। शास्त्रासिद्धं कार्यासिद्धम् इति एतत्तु केवलम् अस्माकम् अवगमनार्थमेव, वस्तुतः शास्त्रे तु तावदेव उच्यते, पूर्वं प्रति परम् असिद्धम् इति तावदेव उच्यते, परन्तु अस्माकं बोधः सम्यक् भवतु इति कृत्वा शास्त्रासिद्धं कार्यासिद्धम् इति भागद्वयमस्ति। शास्त्रासिद्धं किम् इति अस्माभिः गतवर्गे चर्चितम्। शास्त्रासिद्धम् इत्युक्ते किम् इति चेत्, यत्र प्रक्रियाकाले एकस्मिन्नेव स्थले, एकस्मिन् सन्दर्भे, एकस्मिन् स्थले इत्युक्ते यत्र सूत्रद्वयं प्रसक्तमस्ति, तत्र एकं सूत्रं सपादसप्ताध्यायम् अस्ति, अन्यत् सूत्रं त्रिपाद्याम् अस्ति, तर्हि वयं वदामः त्रिपाद्यां यत् सूत्रमस्ति तत् सूत्रम् असिद्धं, स्वयम् असिद्धमस्ति। युगपद्वयोः सूत्रयोः प्रसङ्गः अस्ति, एकं सूत्रं सपादसप्ताध्यायाम् अस्ति, अन्यत् सूत्रं त्रिपाद्याम् अस्ति, तर्हि त्रिपाद्यां यत् सूत्रमस्ति तत् सूत्रं स्वयम् असिद्धमस्ति, तदेव शास्त्रासिद्धम् इति व्यवहारः अस्ति। एवमेव यदि सूत्रद्वयम् अस्ति, एकं सूत्रं त्रिपाद्याम् अस्ति, अन्यत् सूत्रमपि त्रिपाद्याम् अस्ति, एकं पूर्वम् अस्ति, एकं परम् अस्ति, पूर्वत्रिपादिसूत्रं परत्रिपादिसूत्रं, तर्हि पूर्वत्रिपादिसूत्रं प्रति परत्रिपादिसूत्रम् असिद्धं। युगपत् एकस्मिन् सन्दर्भे द्वयोः प्रसङ्गः अस्ति, एतादृशसन्दर्भेषु एव शास्त्रासिद्धं भवति। शास्त्रासिद्धं कदा भवति इति चेत्, एकस्मिन् स्थले सूत्रद्वयं प्रसक्तमस्ति तदानीं शास्त्रासिद्धं भवति इति सर्वदा स्मर्तव्यं। कार्यसिद्धं तथा नास्ति, इदानीं पश्यामः कार्यसिद्धं कथमस्ति इति। तर्हि शास्त्रासिद्धम् इत्यस्य उदाहरणमपि अस्माभिः चर्चितम्, एकं सरलम् उदाहरणं, यत् योगः जायते, यत् योगः जायते, सन्धिप्रसङ्गः अस्ति, हल्सन्धिप्रसङ्गः। तर्हि यत् योगः जायते इत्यत्र यत् इति पदम् अस्ति इति कृत्वा जलां झषोन्ते इति सूत्रेण तत्र दकारादेशः भवितुमर्हति, अपि च तस्मिन्नेव स्थले यत् इत्यत्र यः तकारः अस्ति तत्र एव स्तोः शुनाश्युः इति सूत्रेण तत्र श्रुत्वमपि भवितुमर्हति। पश्यन्तु अत्र स्थलम् एकमेव अस्ति, स्थलं कुत्र इति चेत् यत् इत्यत्र यः तकारः अस्ति तत्र एव सूत्रद्वयं प्रसक्तम् अस्ति, तकारः दकारः भवति वा नो चेत् तकारः चकारः भवति वा इति सूत्रद्वयं प्रसक्तमस्ति। तर्हि पश्यामः चेत् अत्र सूत्रद्वयमपि त्रिपाद्यामेव अस्ति, एकमस्ति जलां झषोन्ते तत् सूत्रं पूर्वसूत्रमस्ति, पूर्वत्रिपादिसूत्रं स्तोः शुनाश्युः इति परत्रिपादिसूत्रं। तर्हि एकस्मिन् स्थले तकारः इति एकस्मिन् स्थले सूत्रद्वयं प्रसक्तमस्ति, सूत्रद्वयमपि त्रिपाद्याम् एव अस्ति। तर्हि वयं किं वदामः इति चेत्, युगपत् द्वयोः सूत्रयोः प्रसक्तिः अस्ति, तर्हि परसूत्रं परत्रिपादिसूत्रं स्वयम् असिद्धं. तर्हि किमस्ति परसूत्रम् इति चेत् स्तोवश्चुनाश्चुः इति एव परसूत्रं. तत्सूत्रं स्वयम् असिद्धं, शास्त्रासिद्धं. तर्हि तत्सूत्रम् असिद्धम् इति कृत्वा असिद्धं नाम किम् इति चेत् तस्य अस्तित्वं नास्ति. जलां जशोन्ते सोहश्चुनाश्चुः इति सन्दर्भे सोहश्चुनाश्चुः इत्यस्य अस्तित्वमेव नास्ति इति कृत्वा जलां जशोन्ते इति सूत्रं कार्यं करोति. यद्योगः जायते इति अस्ति इदानीं, यद्योगः जायते इति इदानीं पुनः तत्र सोहश्चुनाश्चुः इत्यस्य अवसरः अस्ति. पुनः तत् सूत्रं प्रसक्तम् अस्ति. यद् इत्यत्र दकारः अस्ति, तत्र एकमेव सूत्रं प्रसक्तम् अस्ति. सोहश्चुनाश्चुः इति एकमेव प्रसक्तम् अस्ति. तर्हि दकारस्य चकारादेशः भवति, अतः यज् जायते इति अस्ति. हल्सन्धिसूत्रप्रसङ्गे हल्सन्धिसूत्राणि सर्वाणि सूत्राणि त्रिपाद्यामेव सन्ति, अतः तत्र सर्वत्र पूर्वत्र सिद्धम् इत्यस्य चिन्तनं भवति हल्सन्धिप्रसङ्गे. एवमेव अन्यानि उदाहरणानि अपि अस्माभिः चर्चितानि. तत्र सिद्धान्तः कः इति अस्माभिः ज्ञायते. सिद्धान्तः कः इति चेत् पूर्वसूत्रं प्रति परसूत्रम् असिद्धम्. सः पूर्वसूत्र तत्पूर्वसूत्रं सपादसप्ताध्यायं भवितुम् अर्हति, नो चेत् त्रिपाद्यामपि पूर्वत्रिपादिसूत्रमपि भवितुम् अर्हति. अस्तु, इदानीं तत्र कार्यसिद्धम् इति कथं भवति इति अद्य पश्यामः. अन्य के के सन्ति? नमस्ते भगिनी, वंशी अस्ति. नमस्ते भगिनी, अरुणा भगिनी नमस्कारः. अस्तु अस्तु, इदानीं तत्र चित्रं स्थापितं न भगिनी, यत् विजयलक्ष्मी भगिनी कृतवती, तत्र अन्ते किमर्थं पूर्वपरसूत्रम् आगच्छति? पूर्वपरं तु प्रथमं भवति न? तत्र प्रथमम् अपवादसूत्रं भवति, तदनन्तरम् अन्तरङ्गं नित्यम्, अन्ते पूर्वपर भवति वा? न न, इत्युक्ते अत्र अत्र भगिनी भिन्नरीत्या कृतवती. अत्र कथं चिन्तनीयम् इति चेत् प्रथमम् अस्माकं प्रश्नः किं भवति इति चेत् तुल्यबलविरोधः अस्ति वा इति प्रश्नः खलु. तत्र तु परन्तु पूर्वपर अन्तरङ्ग अपवाद तत्र पूर्वपर एव सूत्रे. न न, हा समीचीनम्, एकक्षणमहं वदामि. तर्हि पूर्वः समीचीनं. तत्र यद्यपि परिभाषाया परिभाषायां पूर्वपर नित्यान्तरङ्ग अपवादानाम् उत्तरोत्तरं बलीयः इति उक्तमस्ति, तथापि तत्र किम् अस्ति उत्तरोत्तरं बलीयः इति उक्तं खलु. तर्हि अपवादसूत्रमेव सर्वे सर्वेभ्यः तदेव तत्र बलीयः अस्ति खलु अपवादसूत्रं. तर्हि अस्माकं चिन्तनं कथं भवति इति चेत् प्रथमम् अस्माकं प्रश्नः कः इति चेत् तुल्यबलविरोधः अस्ति वा इति प्रश्नः. तुल्यबलविरोधः अस्ति वा इति प्रश्नः. तस्य प्रश्नस्य उत्तरम् आम् इति वदति चेत् अपवादः नास्ति, तत्र एव गच्छति अपवादः. तुल्यबलविरोधः अस्ति चेत् तत्र अस्तु अपवादः अस्तु, अपवादः न भवितुमर्हति. तर्हि तदानीं तत्र पूर्व पर नित्य अन्तरङ्ग इति तादृशचिन्तनं भवति तत्र. यदि प्रथमसोपाने एव तुल्यबलविरोधः नास्ति इति वदति चेत् तर्हि अपवादः एव तत्र प्रथमम् आगच्छति. अस्तु, तर्हि परन्तु अस्माकं विवक्षा तु सर्वदा पूर्वपर एव बहुषु सूत्रेषु तदेव वयं पश्यामः किल. अन्त अपवादः भवतु, अपवादः तु तदनन्तरं भवति, यतोहि प्रथमं तु परं वा पूर्वं वा यदि पश्यामः तदनन्तरम् अपवादसूत्रं वा इति द्वितीयसोपाने गच्छति. परन्तु अत्र तु यदि पश्यामः चेत् अपवाद प्रथमं भवति तदनन्तरं न, पूर्वपर पूर्वपर्व इति सर्वदा प्रथमं पश्यामः इति नास्ति, इति नास्ति. प्रथमं सर्वदा अस्माकं प्रथमः प्रश्नः तुल्यबलविरोधः अस्ति वा नास्ति वा इति प्रथमः प्रश्नः. अस्तु, तुल्यबलविरोधः अस्ति चेदेव पूर्वपरप्रसङ्गः, तुल्यबलविरोधः एव नास्ति चेत् पूर्वपरप्रसङ्गः एव न भवति. सर्वदा अस्माकं प्रथमः प्रश्नः तुल्यबलविरोधः अस्ति वा नास्ति वा इति प्रथमः प्रश्नः. तुल्यबलविरोधः नास्ति चेत् अपवादः, साक्षात् अपवादः. तत्र पूर्वपर इत्यस्य चिन्तनस्य आवश्यकता एव नास्ति, आवश्यकता नास्ति. सत्यं सत्यं, अतः यद् बलवत् अस्ति तुल्यबलविरोधः नास्ति चेत् अपवादः साक्षात् अत्र किमपि तत्र किमपि चिन्तनस्य आवश्यकता एव नास्ति. तत्र किं तत्र पूर्वं वा परं वा नित्यं वा किमपि तत्र आवश्यकता नास्ति. यदि तत्रैव स्थगयामः अपवादसूत्रम् इति उक्त्वा स्थगयामः, तत्र किमपि अन्यत् किमपि तत्र आवश्यकता एव नास्ति. यदि तुल्यबलविरोधः अस्ति तदानीं तत्र प्रथमसोपाने पूर्वं वा परं वा अस्तु इदं सूत्रं परसूत्रम् अतः बलवत् अस्ति ततः अग्रे ओ नित्यसूत्रं भवितुमर्हति वा इति चिन्तयामः अन्तरङ्गं भवितुमर्हति वा इति तादृशचिन्तनं क्रमेण भवति. अस्तु किञ्चित् भिन्नरीत्या कृतवती अतः किञ्चित् भ्रमः वर्तते. यद्यपि अस्माकं वार्तिकं तु पूर्वपर अन्तरङ्गनित्य अपवादम् अन्ते आगच्छति तत्र. अस्तु न अन्ते तत्र तु वार्तिकस्य अवगमनं तत्र परिभाषायाः अवगमनं स्पष्टतया स्यात्. परिभाषायाः अवगमनम् एवं नास्ति तत्र प्रथमं पूर्वं परमस्ति वा तदनन्तरं नित्यमस्ति वा अन्तरङ्गमस्ति वा अपवादः अस्ति इति तत्र क्रमेण गच्छतु इति नास्ति सूत्रस्य तत्र परिभाषायाः अर्थः. अस्तु परिभाषायाः अर्थः कथमस्ति वदतु. परिभाषायाः तत्र तु क्रमेण गच्छामः न तदेव मम अवगमनम् आसीत् इतः परं क्रमेण गच्छामः इति नास्ति. क्रमेण गच्छामः इति नास्ति. पूर्व तत्र किं वदति इति चेत् पूर्वसूत्रस्य अपेक्षया परसूत्रं बलवत् परसूत्रस्य अपेक्षया नित्यसूत्रं बलवत् नित्यसूत्रस्य अपेक्षया अन्तरङ्गं बलवत् अन्तरङ्गस्य अपेक्षया अपवादः बलवत् इति वदति. तर्हि अपवादसूत्रमेव सर्वेभ्यः तत्र बलवत् अस्ति. तर्हि एकस्मिन् सन्दर्भे अपवादसूत्रमेव साक्षात् अस्ति चेत् तर्हि पूर्वपरप्रसङ्गः एव नास्ति खलु. हा तत्तु समीचीनं. हा समीचीनं तदेव. हा अतः तत्र यदि मया क्रियते चेत् भगिनी एवं कृतवती परन्तु यदि मया क्रियते चेत् अहं किं करोमि इति चेत् प्रथमं तुल्यबलविरोधः अस्ति वा इति एकं प्रश्नं स्थापयामि. तस्य उत्तरम् अस्ति वा नास्ति वा आम् इति चेत् तदानीं पूर्वपर नित्य अन्तरङ्ग तेषां चिन्तनं भवति. नास्ति चेत् अपवादः तावदेव इति तत्र तादृशं कुर्मः. उत्तममस्ति उत्तममस्ति परन्तु किञ्चित् भ्रमः आसीत् अतः पृच्छन्ती अस्मि भगिनी. अस्तु अस्तु नास्ति चिन्ता. अत्र विजयलक्ष्मी भगिनी भवती किं वदति? यस्य अधिकं बलम् अस्ति तद् तस्य प्रसक्ति भवति चेत् अन्यत् किमपि द्रष्टुम् आवश्यकता एव नास्ति खलु. तदेव तद् उपरि आगच्छति. सत्यं सत्यं सत्यं समीचीनं. मया बुद्धं भवत्याः विवक्षा का इति मया बुद्धं. परन्तु इदानीम् एतादृशप्रश्नः आगच्छति खलु. तर्हि तत्र अहं किं चिन्तयामि इति चेत् तत्र चित्रस्य किञ्चित् परिष्करणं करोति चेत् प्रथमं तुल्यबलविरोधः अस्ति वा नास्ति वा इति उक्त्वा तदनन्तरम् अपवादः एकस्मिन् स्थले अन्यत्र पूर्वपरनित्यान्तरङ्ग तस्य चिन्तनम् इति वदति चेत् तत्र इतोपि वरं भवति इति चिन्तयामि. चिन्तयामि भगिनि. संस्कृते अपि लिखित्वा संस्कृते लिखित्वा प्रेषयति चेत् इतोपि सम्यक् भवति. अहमेवमेव स्थापितवती यतोहि भवत्या प्रेषितं. न मया न प्रेषितं भवत्या भवती पृष्टवती इति कृत्वा प्रेषितवती. तत्र अहं तु किञ्चित् जस्ट् स्केच् कृत्वा फोटो स्थापितवती. न न समीचीनं. सर्वेषां लाभाय भवतु इति कृत्वा एव मया स्थापितम्. परन्तु तत्र तदेव तस्मिन् दिने एव चिन्तितवती तत्र इतोपि तत्र किञ्चित् तुल्यबलविरोधस्य विषये चिन्तनं कुर्मः चेत् इतोपि स्पष्टं भवति इति चिन्तितवती. तर्हि किञ्चित् परिष्करणं कृत्वा प्रेष्यति चेत् स्थापयामः. अस्तु समीचीनम्. अस्तु यतोहि तत्र किमर्थं तत्र वंशी भगिन्याः एतादृशप्रश्नः इति चेत् अत्र यत् चित्रं पूर्वं तत्र किं तत्र वसुधा भगिन्याः स्थापितमस्ति तत्र तु क्रमेण गच्छामः इत्येव अर्थः बुध्यते खलु. तत्र पूर्वमस्ति वा तदनन्तरं परमस्ति वा तदनन्तरं नित्यमस्ति वा अन्तरङ्गमस्ति वा अपवादः अस्ति इति क्रमेण गच्छामः इत्युक्ते तादृशचिन्तने अपि दोषः साक्षात् दोषः नास्ति. इत्युक्ते यावत्पर्यन्तं क्रमेण गत्वा अपवादपर्यन्तं वयं गच्छामः प्रत्येकस्मिन् सूत्रे तर्हि दोषः न भवति. यतोहि वयम् अन्तपर्यन्तं गच्छामः खलु. परन्तु अस्माकं चिन्तने सर्वदा एतादृशक्रमेण वयं गच्छामः वा इति चेत् सर्वदा तादृशं नास्ति. अत्र प्रथममेव वयं चिन्तयामः इदं सूत्रम् अपवादसूत्रम् अस्ति अतः तस् अन्यत् किमपि तत्र चिन्तनस्य आवश्यकता नास्ति. साक्षात् अपवादः इति उक्त्वा अग्रे गच्छामः. परन्तु यत्र अपवादः नास्ति तदानीं वयम् इतोपि चिन्तयामः पूर्वपरमस्ति वा नित्यमस्ति वा इति. सामान्यतया नित्यपर्यन्तमेव वयं गच्छामः. अन्तरङ्गम् इति तत्र विरलतया वयं पश्यामः यतोहि बहुषु स्थलेषु यद्यपि अन्तरङ्गस्य प्रसङ्गः अस्ति तथापि साक्षात् तस्य विषये अधिकचिन्तनं न भवति. यत्र विशेषस्थलेषु यत्र गभीरचिन्तनं भवति तादृशस्थलेषु एव अन्तरङ्गस्य इतोपि स्पष्टतया अथवा गाढतया चिन्तनं भवति. भगिनी परन्तु अस्मिन् चित्रे वेन् डायग्राम् इत्युक्ते को अर्थः इति भवती पृच्छति चेत् अत्र अपवादसूत्रं बहिः अस्ति. तस्य पूर्वसूत्रस्य कृते एतानि एते सर्वे कण्डिशन्स् पूरितः भवति चेत् एव भवति इति अर्थः अस्मिन् चित्रे प्रतिपादितमस्ति. वेन् डायग्राम् मध्ये तत्र अहं लिखितवती, इन् दिस् डायग्राम् द मेसेज् वन् गेट्स् इस् देट् वेन् देर् इस् अ कान्फ्लिक्ट् बिट्वीन् सूत्रास् इन् वन् प्लेस् फार् पूर्व कण्डिशन् टु अप्लै आल् अदर् कण्डिशन्स् दट् इस् अपवाद अन्तरङ्ग नित्य पर आल् अदर् कण्डिशन्स् शुड् बि सेटिस्फैड् avaga then this purva sutra comes as the topmost point. Venn diagram yatha vayam Venn diagram madhye circle madhye circle madhye circle madhye circle sthapayamaha tatra evameva artham avagachhamaha apavadaha iti weakest antarangam iti apavadaha bhavati तदा अन्तरङ्गं भवति. अपवाद अन्तरङ्गं भवति चेत् नित्यं भवति, अपवाद अन्तरङ्गं नित्यं भवति चेत् परं भवति. एवम् अर्थं प्रतिपादयति अस्मिन् चित्रं दृष्ट्वा तावदेव अर्थं. वेन् डायग्राम् इत्युक्ते तदेव अर्थं भवति. समीचीनं भगिनी, भवतु तथा भवतु. मम अवगमनं भिन्नरीत्या अस्ति, मया तु क्रमेण गच्छति इति तादृशं. तत्र वेन् डायग्रस्य विषये अधिकचिन्तनमेव न कृतवती, बहुवारं दृष्टवती, तथापि तत्र मम मनसि मम एव चित्रम् अस्ति इति कृत्वा तत् न दृष्टवती. परन्तु एव एतादृश अर्थः अस्ति चेत् समीचीनं. तत्र स्थापितमस्ति, ततः वयं न परिष्कुर्मः. भवतु, यतोहि तत्र बहु कालात् अस्ति. एतद् स्थापनीयस्य कोऽपि रिक्वैर्मेण्ट् एव नास्ति अस्मिन् अस्य चित्रस्य. हा भवतु, तत्र कोऽपि तत्र कापि छात्रा प्रेषितवती इति कृत्वा महोदय तत्र स्थापितवान्. परन्तु भगिनी, चिन्तासमये वीकेस्ट् टु स्ट्राङ्गेस्ट् चिन्ता कुर्मः, परन्तु कार्यसमये तु स्ट्राङ्गेस्ट् टु वीकेस्ट् एव कार्यं भवति. सत्यं सत्यं, तदेव तत्र क्रम चिन्तनक्रमस्य तत्र तुल्यबलविरोधः अस्ति वा नास्ति वा इति प्रथमः प्रश्नः एव. तत्रैव तत्र यदि उत्तरं लभ्यते अपवादः इति, तर्हि तत्र अन्यचिन्तनस्य आवश्यकता नास्ति, आवश्यकता एव नास्ति. परन्तु यदि तत्र तुल्यबलविरोधः अस्ति इति वदामः, तदानीं तत्र वयं चिन्तयामः तत्र तस्मिन् सन्दर्भे तु वयं क्रमेण चिन्तयामः, यतोहि वयं छात्राः खलु. तदानीं क्रमेण वयं चिन्तयामः, पूर्वपर अस्ति वा अस्ति पर इत्युक्ते किमर्थं तथा वदामि इति चेत्, अत्र व्याख्यानेषु पश्यति चेदपि बहुत्र यत्र नित्यसूत्रमस्ति तत्रापि ते किं वदन्ति इति चेत् परत्वात् नित्यत्वात् इति वदन्ति, केवलं नित्यत्वात् इति न वदन्ति, परत्वात् नित्यत्वात् इति वदन्ति. तर्हि किं तस्य कः अर्थः इति चेत्, पूर्वपर इति अपि दृष्ट्वा तदनन्तरं नित्यम् इति पश्यन्ति. अतः तत्र तु क्रमेण गन्तव्यम् इति एव, इत्युक्ते क्रमेण गन्तव्यम् इत्युक्ते यद्यपि नित्यसूत्रस्य बलम् अधिकम् अस्ति तथापि तत्र परत्वम् इति अपि अस्ति इति वयं वदन्ति इत्युक्ते तत्र एक्स्ट्रा स्ट्रेङ्थ् अस्ति, परत्वमपि अस्ति नित्यत्वमपि अस्ति इति चेत् बहु स्ट्रेङ्थ् अस्ति इति अर्थः. अस्तु अस्तु, चित्रं परिष्करोति चेत् स्थापयामः. तत्र यत् चित्रं पूर्वमस्ति तद् भवतु, अस्माकम् अवगमनं तु अस्ति खलु, अस्माकम् अवगमनं तु अस्ति खलु कथम् अस्ति इति. अस्तु अस्तु, इदानीं तत्र कार्यसिद्धम् इति विषये पठामः. तत्र गीताञ्जलि भगिनी पठितुम् इच्छति वा? आ, जानामि कार्यसिद्धम् आं भगिनि तत्र कार्यसिद्धं द्वितीयबिन्दु पूर्वमेव त्रिपादीसूत्रस्य कार्यं कारितं चेत् तर्हि तत्पश्चात् सपादसप्ताध्यायीसूत्रं वा पूर्व त्रिपादीसूत्रं वा आयाति चेत् तयोः मनसि परत्रिपादीसूत्रस्य कारितं कार्यं न दृश्यते एव यतः तेन यत् किमपि क्रियते तत् पूर्वत्र सिद्धम् इत्यनेन असिद्धम् इदं कार्यं कार्यसिद्धम् इति उच्यते कार्य पठामि अग्रिमं परिच्छेदं पठामि भगिनि एतद् उक्त्वा तदनन्तरं पठतु अस्तु कार्यसिद्धं त्रिपादीसूत्रस्य कार्यं कारितं चेत् इत्युक्ते यदि एकस्मिन् स्थले सूत्रद्वयं प्रसक्तिः अपि च वयं त्रिपादी इत्युक्ते एकं सूत्रं त्रिपाद्यामस्ति एकं सूत्रं सपादसप्ताध्यायी अस्ति चेत् अत्र दत्तं पूर्वं यदि त्रिपादीसूत्रस्य कार्यं कारितं चेत् सपादसप्ताध्यायीसूत्रं तत्र तु इत्युक्ते किं दत्तं सपादसप्ताध्यायीसूत्रं वा पूर्वत्रिपादीसूत्रं वा आयाति चेत् तयोः मनसि परत्रिपादीसूत्रस्य कारितं कार्यं न दृश्यते इति तु वयं जानीमः शास्त्रसिद्धमपि तदेव करोति किन्तु न दृश्यते एव न शास्त्रसिद्धं तदेव करोति इति नास्ति शास्त्रसिद्धम् इत्युक्ते त्रिपाद्यामेव सूत्रद्वयम् अस्ति चेत् पूर्वसूत्रं कार्यं करोति यतोहि परसिद्धं स्वयं परसूत्रं स्वयम् असिद्धम् किन्तु सूत्रद्वयमपि त्रिपाद्यमेव इति नास्ति सूत्रद्वयं त्रिपाद्यं भवितुमर्हति नो चेत् एकं सूत्रं सपादसप्ताध्यायमपि भवितुमर्हति शास्त्रसिद्धे भगिनि हा शास्त्रसिद्धे ओ अस्तु अत्र भेदः इत्युक्ते किञ्चित् भ्रमः जातः भगिनि अस्तु अस्तु अस्तु नास्ति चिन्ता इदानीं तत् बहु भवती बहुकालात् न आगतवती अस्तु इदानीं तत्र मीना भगिनी वदतु कार्यसिद्धमित्युक्ते किं वा भगिनि भगिनी यत् पठितं तत् तद्वदतु कार्यसिद्धमित्युक्ते यत्र समये त्रिपाद्यां सूत्रम् एकं सूत्रम् अस्ति चेत् तत् कार्यं जातम् इति उक्त्वा अनन्तरं अन्यसूत्रं सपादीसप्ताध्यां सूत्रम् आगच्छति चेत् अथवा त्रिपाद्यां पूर्वसूत्रम् आगच्छति वा द्वयो तत् सूत्रं त्रिपाद्यां कृतसूत्रं त्रिपाद्याध्यायां परसूत्रं कृतकार्यं न पश्यति न दृश्यते एव तदेव तत् असिद्धं भवति तत् सूत्रं किम् सपाद्या तस्मिन् तस्मिन् दृष्ट्या द्वयोः सूत्रयोः दृष्ट्या कार्यसूत्रस्य कार्यं कृतम् इति न दृश्यते न जानाति त तस्मात् असिद्धं भवति, कार्यमेव न कार्यं कृतं वा न कृतं वा इति न जानाति. तस्मात् तत् असिद्धं भवति. आम् सत्यं सत्यं, तदेव कार्यासिद्धम् इति उच्यते. अस्तु, इदानीं समीचीनम्, इदानीं पश्यतु समीचीनं, किञ्चित् इतोपि स्पष्टीकर्तुं वदामि. इदानीं पश्यतु, यदि तत्र कोऽपि पुरुषः बस् याने याने गच्छति, अस्तु, तत्र फ्रण्ट् सीट् मध्ये सः उपविष्टः अस्ति, तस्य तत्र नेक् मध्ये तत्र क्लेशः अस्ति इति चिन्तयतु. हि कान् टर्न् लेफ्ट् अण्ड् रैट् आर् बेक्, हि केन् ओन्लि सी स्ट्रेट्. तादृशपुरुषः उपविष्टः अस्ति याने, तर्हि तस्य पृष्ठ सीट् मध्ये कोऽपि अस्ति, सः किमपि करोति चेत् यः पुरुषः पूर्वम् उपस्थितः अस्ति सः द्रष्टुं न शक्नोति पृष्ठे किं जातम् इति, सः द्रष्टुं न शक्नोति. यदि पृष्ठे तत्र कोऽपि पुरुषः अन्यः पुरुषः किमपि खादति अथवा किमपि करोति पृष्ठे, तर्हि पूर्वं यः स्थितः अस्ति सः तद् द्रष्टुं न शक्नोति. तर्हि पृष्ठभागे यः पुरुषः अस्ति तद् यत् करोति, यत् कार्यं करोति, तत् पूर्वे यः पुरुषः उपविष्टः अस्ति सः किमपि ज्ञातुं न शक्नोति, यतोहि हि कान् टर्न् इस् हेड्, हि कान् सी. तादृशम् अस्ति अत्र पूर्वत्र सिद्धम् इत्युक्ते पृष्ठे यः पुरुषः अस्ति सः किमपि करोति, तत् कार्यं पूर्वं यः उपविष्टः अस्ति सः द्रष्टुं न शक्नोति. एवमेव अत्र कार्यासिद्धम् इत्यत्र एकं त्रिपादीसूत्रमस्ति, तत् सूत्रं किमपि कार्यं करोति. एक इत्युक्ते तत्र भेदः कः, शास्त्रासिद्धम् अपि च कार्यासिद्धम् इत्यत्र भेदः कः इति चेत्, शास्त्रासिद्धम् इत्यत्र एकस्मिन् स्थले सूत्रद्वयं प्रसक्तम् अस्ति, सूत्रद्वयं प्रसक्तम् अस्ति. एकं सूत्रं तु त्रिपादीसूत्र, तत्र परसूत्रं, परसूत्रं सर्वदा त्रिपादीसूत्रमेव भवेत्. शास्त्रासिद्धम् इत्यत्र पश्यामः चेत् परसूत्रं सर्वदा त्रिपादीसूत्रं भवेत्, पूर्वसूत्रं सपादसप्ताध्यायां वा भवेत् नो चेत् त्रिपाद्यां वा भवेत्. तादृशसन्दर्भे एकस्मिन् स्थले सूत्रद्वयं प्रसक्तम् अस्ति, तर्हि परसूत्रं परत्रिपादीसूत्रम् असिद्धं, तदेव शास्त्रासिद्धं. कार्यासिद्धम् इत्युक्ते किम् इति चेत्, यथा मया उक्तं, याने पृष्ठभागे यः अस्ति, यत् परसूत्रम् अस्ति, परत्रिपादीसूत्रं, तत् किमपि कार्यं करोति स्वतन्त्रतया, तस्मिन् सन्दर्भे तत्र कान्फ्लिक्ट् नास्ति, तत्र सङ्घर्षः नास्ति, तस्य एव अवसरः अस्ति. एकस्मिन् स्थले एकस्य एव सूत्रस्य अवसरः अस्ति, तत् सूत्रं तु त्रिपादीसूत्रमस्ति, परत्रिपादीसूत्रमस्ति, तत् स्वतन्त्रतया कार्यं करोति. इदानीं कार्यं जातं, तत्पश्चात् कार्यानन्तरं, तत्पश्चात् इदानीं तत्र सपादसप्ताध्यायी सूत्रम् अथवा पूर्वत्रिपादीसूत्रम् आगच्छति. तर्हि यदि ते आगच्छन्ति तर्हि ते तु न ज्ञातुं शक्नोति पृष्ठभागे किं जातम् इति, ते न ज्ञायते, अतः तेषां कार्यं तत्र न भवति. तावदेव अस्ति कार्यासिद्धं. बुद्धं वा? पुरुषस्य स्पोण्डिलैटिस् अस्ति तत्र, तादृशं किमपि इति चिन्तयतु, किमपि तादृशं चिन्तयतु इति चेत् तत्र परं यज्जायते तद् न दृश्यते इति तावदेव तत्र अर्थः. Bhagini, if you permit me, I have an example in English. Okay, imagine a hospital which has got seven departments, seven or eight departments, which is the Sapada Sapadhyayi, where, you know, depending upon the expertise of the different departments, people can be sent forward and backward. That is, you know, Viprati Shede Parankajam is the expert. But if expert wants something to be done as a specialist, which is, you know, if it's a, even if it's a earlier department, he can send it for X-ray or MRI. He can go to the earlier department and come back with the report. But once you go to the Tripathi, it is like billing, verification and discharge report. You can go only in one direction. You will go to the billing section, verify, then make the payment, take the discharge report and get out. स्वास्थ्यकरमस्ति. बुद्धं वा सर्वैः? भगिनि, कार्यत्रा शुद्धम् अत्र प्रथमं त्रिपाद्यामेव कार्यं भवति न एकमेव सूत्रमस्ति तत्र कार्यं भवति कार्यस्य बलेन कारणेन तत्र सपादसप्ताध्यायां यद् सूत्रम् अस्ति तत् कार्यं कर्तुम् आगच्छति एवं न सत्यं सत्यं तद् आगच्छति अस्माकं दृष्ट्या सपादसप्ताध्यायां द सेम् थिङ्ग् इफ् इट् हेपन्स् तत्तवे पर पूर्वपरनित्यान्तरङ्ग सर्वं कार्यं भवति तत्तु भिन्नवार्ता अस्तु इत्युक्ते अत्र किं लिखितमस्ति चेत् पूर्वम् एव त्रिपादीसूत्रस्य कार्यं कारितं चेत् इत्युक्ते एकस्मिन् स्थले त्रिपादीसूत्रस्य कार्यं यदा जायते तत्र सङ्घर्षः एव नास्ति एकमेव सूत्रमस्ति तस्य कार्यं जायते त्रिपादीसूत्रस्य कार्यं जातम् इति चिन्तयतु तत्पश्चात् अस्माकं दृष्ट्या सपादसप्ताध्यायां यत् सूत्रमस्ति नो चेत् पूर्वत्रिपादीसूत्रमस्ति तेषां कार्यं तयोः कार्यम् अत्र भवेत् इति वयं चिन्तयामः चेत् तदानीं तत्र किम् अस्ति इति चेत् तेषां दृष्ट्या सूत्रस्य दृष्ट्या तु परत्रिपादीसूत्रेण यत् कार्यं कृतं तत् पूर्वसूत्रेण न दृश्यते यथा मया उक्तं पृष्ठभागे यः अस्ति सः किमपि कार्यं करोति चेत् तत् पूर्वं यदस्ति तद् न द्रष्टुं शक्नोति इति तावदेव अर्थः अस्ति तत्र परसूत्रेण यत् कार्यं कृतं तत् पूर्वसूत्रेण द्रष्टुं न शक्यते इति कृत्वा तत्र पूर्वसूत्रस्य कार्यं न जायते इति एव अर्थः अस्ति उदाहरणं पश्यामः इतोपि स्पष्टं भवति तर्हि इदानीं गोमती भगिनी अग्रे पठतु यदा अयम् अहं पूर्वत्र सिद्धस्य विवक्षा पूर्वम् अत्र असिद्धम् इति स्वीकृत्य चेत् तत् शास्त्रसिद्धं भवति वा कार्यसिद्धं भवति वा पूर्वम् अत्र असिद्धम् हा पूर्वम् अत्र सिद्धम् इति केवलं तत्र तस्मिन् सन्दर्भे शास्त्रसिद्धं कार्यसिद्धम् इति चिन्तनमेव नास्ति तत् तदेव सिद्धान्तः सः एव सिद्धान्तः अस्ति पूर्वं प्रति परम् असिद्धम् इति सिद्धान्तः अस्ति तस्य एव स्प्लिट् कृत्वा एवं प्रदर्शयन्ति शास्त्रसिद्धं कार्यसिद्धम् इति तत्र पूर्वं प्रति परम् असिद्धम् इत्यस्य कः अर्थः इति चेत् परसूत्रस्य अस्तित्वं परसूत्रस्य कार्यं वा भवतु तत्सूत्रं वा भवतु तत्सर्वम् असिद्धमस्ति परसूत्रमेव नास्ति पूर्वसूत्रस्य दृष्ट्या अतः परसूत्रेण यत्किमपि क्रियते तदपि नास्ति पर पूर्वसूत्रस्य दृष्ट्या तावदेव अर्थः तावानेव अर्थः अस्तु इदानीं भवान् एव पठतु अग्रे गोमती भगिनी खलु क्षम्यतां भगिनी वदतु मया विस्मृतं वदतु उदाहरणं दत्तम् उभौ योग अपि एचो अयवायावः षष्टमाध्याये अस्ति इत्यनेन यान्तवान्त आदेशसन्धिः उभावपि इति रूपं लोपः शाकल्यस्य इत्यनेन विकल्पेन वकारः लोपः उभा अपि सवर्णदीर्घसन्धिः अकः सवर्णे दीर्घः इत्यस्य मनसि लोपः शाकल्यस्य इत्यस्य कार्यं नैव जातम् अतः अत्र सवर्णदीर्घसन्धिः न प्रवर्तते कार्यासिद्धत्वात् उभा अपि उदाहरणं दत्तमस्ति भगिनि उभौ योग अपि अत्र एचो अयवायावः इति अनेन यान्तवान्त आदेशः सन्धि भवति औकारः अस्ति अन्ते अनन्तरं समीपे अच् वर्णम् अस्ति अतः औकारस्य स्थाने आवायति अतः उभावपि इति पदं भवति तद् कार्यम् अत्र अभवत् अनन्तरम् उभावपि अत्र लोपः शाकल्यस्य तत्सूत्रम् अष्टमाध्याये तृतीयपादे अस्ति लोपः शाकल्यस्य सूत्रेण यदा अवर्णस्य परे यकारः वा वकारः वा अस्ति अनन्तरं तस्य परे अशिवर्णः अस्ति चेत् यकारस्य वा अथवा वकारस्य लोपः भवति विकल्पेन इति लोपः शाकल्यस्य सूत्रं वदति अत्र उभावपि वकारः अस्ति अनन्तरम् अशि प्रत्याहारस्य अकारः अस्ति पूर्वम् आकारः अस्ति अतः लोपः शाकल्यस्य कार्यं करोति वकारस्य लोपः भूत्वा उभा अपि इति भवति, उभावपि तदपि रूपं विकल्पेन भवति. इदानीम् उभा अपि अत्र सवर्णदीर्घसन्धिकार्यं कार्यं कर्तुं शक्नोति, किमर्थं चेत् अकारस्य परम् अकारः आकारस्य परे अकारः अस्ति, सो सवर्णदीर्घसन्धिः भवितुम् अर्हति. परन्तु अत्र लोपः शाकल्यस्य कार्यं सवर्णदीर्घ अकः सवर्णदीर्घसन्धिः न पश्यति, किमर्थं चेत् लोपः शाकल्यसूत्रम् अकः सवर्णदीर्घस्य कृते तस्य प्रसक्तिः एव नास्ति. अतः लोपः शाकल्यस्य यत् कार्यं करोति तत् कार्यम् अकः सवर्णदीर्घस्य दृष्टे नास्ति, अतः तत् उभावपि एव पश्यति अतः तत्र सवर्णदीर्घसन्धिः न भवति. यदि कार्यत्रासिद्धत्वसिद्धम् इत्यस्य उदाहरणं कार्यत्रासिद्धं त्रिपाद्यां सूत्रं लोपः शाकल्यस्य कार्यं करोति, अनन्तरं किमपि अभवत्, अनन्तरम् वयं पश्यामः तत्र सवर्णदीर्घसन्धिकार्यं कर्तुं शक्नोति, परन्तु अकः सवर्णदीर्घसन्धिसूत्रं न पश्यति. तस्य कृते उभायोग अपि इति एव नास्ति, तत् उभावपि एव पश्यति. अतः तत्र कार्यत्रासिद्धम् इति भवति. उभा अपि उभावपि इति सूत्रम् इति पदद्वयं भवति. हा समीचीनं, बहु समीचीनं अत्र उदाहरणम् एकप्रश्न उभा अपि एचो वायावः कोऽपि सम्बन्धः नास्ति कयोः? उभा अपि प्रथमतया सपादसूत्राधारेण सम्यक्ता भवति. उभावपि उभौ योगा अपि उभावपि डन् उभावपि समीचीनम्. तर्हि एव लोपाशाकलस्य आयाति, तदनन्तरं शाकलस्य अपि च अकास्वर्णदीर्घे प्रश्नः उत्पन्नः. परन्तु हा समीचीनम्, एचोयवायवः इति सूत्रेण यत् कार्यं क्रियते तत्तु अकसवर्णदीर्घः इति सूत्रं द्रष्टुं शक्नोति. यदि द्विपाद्यां यत् सूत्रमस्ति तस्य कार्यमेव पूर्वसूत्रं द्रष्टुं न शक्नोति. इदानीम् अत्र उभावयोगः अपि इत्यत्र एचोयवायवः इत्यत्र क्लेशः नास्ति, तत् सूत्रं कार्यं करोति, औकारस्य स्थाने आव् इति आदेशः भवति. उभावयोगः अपि इति अस्ति, उभावयोगः अपि. इदानीम् उभावयोगः अपि इत्यत्र एकमेव सूत्रमस्ति लोपः शाकल्यस्य इति एकमेव सूत्रमस्ति, तत् सूत्रम् आगत्य वदति तत्र वकारस्य विकल्पेन लोपः भवति इति सूत्रं वदति. तर्हि इदानीं वकारस्य विकल्पेन लोपः भवति, अतः उभायोगः अपि अथवा उभावपि इति रूपद्वयम्. यत्र उभावपि इति अस्ति रूपं तत्र क्लेशः नास्ति, तदेव रूपम् अस्ति अन्तिरूपं. परन्तु यत्र वकारस्य विकल्पेन लोपः भवति तत्र रूपं किं भवति इति चेत् उभायोगः अपि इति रूपम् अस्ति. इदानीम् उभायोगः अपि इत्यत्र वयं चिन्तयामः, वयं यदा वयं प्रक्रियाकाले वयं पश्यामः चेत् उभायोगः अपि, अत्र तु अकसवर्णे दीर्घः इति सूत्रस्य प्रसक्तिः अस्ति इति अस्माकं भाति खलु, अस्माकं भाति. परन्तु तत्र वस्तुतः पश्यामः चेत् अकः सवर्णे दीर्घः इति सूत्रस्य इति सूत्रं कुत्र अस्ति इति चेत् सपादसप्ताध्याय्याम् अस्ति. तत् सूत्रं पृष्ठभागे यत् अस्ति तत् किमपि न द्रष्टुं शक्नोति, पृष्ठभागे यत् कार्यं कृतं तद् न द्रष्टुं शक्नोति. अतः अकः सवर्णे दीर्घः पृष्ठभागे इदानीं किम् अस्ति इति चेत् लोपः शाकल्यस्य एव अस्ति, परसूत्रमस्ति खलु, त्रिपादीसूत्रमस्ति. तर्हि लोपः शाकल्यस्य इति सूत्रेण कार्यं कृतं, वकारस्य लोपः कृतः लोपः शाकल्यस्य, तादृशवकारलोपः अकः सवर्णे दीर्घः इति सूत्रं द्रष्टुं न शक्नोति न शक्नोति यतो हि परसूत्रेण कृतम् अतः तत्र किं भवति इति चेत् अकसवर्णिदीर्घः तत्र वयं चिन्तयामः अकसवर्णिदीर्घः अत्र आगच्छति इति वयं चिन्तयामः परन्तु अकसवर्णिदीर्घः इति सूत्रस्य दृष्ट्या तु मम अवसरः एव नास्ति अत्र कुत्र अहं तु अक्वर्णात् परं सवर्णे अचि न अचि एव न पश्यामि अहं तु किं पश्यामि इति चेत् उभावपि बकारः एव पश्यामि तत्र उभाय एकत्र उभाव् इति अस्ति अनन्तरम् अपि इति अस्ति तर्हि तदेव अहं पश्यामि इति कृत्वा अकसवर्णदीर्घः इत्यस्य कार्यं तत्र न जायते इति कृत्वा उभा अपि इति एव रूपम् अस्ति तत्र उभापि इति रूपं नास्ति तदेव तत्र कार्यसिद्धम् इति वदामः अहं अवगच्छामि अतः उभावपि अस्ति उभावपि अपि च उभा अपि समीचीनं समीचीनं गीताञ्जलिभगिनी अवगतं खलु भगिनी तत्र कार्यसिद्धम् इति एकं कान्सेप्ट् अस्ति वा किम् इन्स्ट्रक्षन् अस्ति वा भगिनि कार्यसिद्धम् इत्युक्ते तत्र वस्तुतः कौमुद्याम् एतादृशविवरणं दत्तमस्ति यत् पूर्वत्र सिद्धम् इत्यस्य विभागद्वयम् अस्ति एकमस्ति शास्त्रासिद्धं द्वितीयमस्ति कार्यासिद्धम् इति कार्यासिद्धम् इति एकविध असिद्धत्वं शास्त्रासिद्धम् इति एकविध असिद्धत्वं यत्र सूत्रद्वयं प्रसक्तमस्ति एकं सूत्रं त्रिपादीसूत्रमस्ति अन्यत् सूत्रं पूर्वत्रिपादीसूत्रम् अथवा सपादसप्ताध्यायीसूत्रमस्ति तदानीं शास्त्रासिद्धं यत्र एकं त्रिपादीसूत्रं कार्यं करोति कार्यं जातं तत्र क्लेशः नास्ति कार्यं जातं तत्पश्चात् पूर्वसूत्रं यदा आगच्छति तदानीं तत्र कार्यसिद्धम् इति वदामः तर्हि तत्र एकविधम् एकविध कार्यसिद्ध एकविध असिद्धत्वम् इत्युक्ते कार्यसिद्धं पूर्वसूत्रम् आयाति चेत् किन्तु कार्यं तु न करोति न तत्र परत्रिपादिसूत्रेण कार्यं कृतं तत्पश्चात् पूर्वसूत्रम् आयाति चेत् पूर्वसूत्रस्य कार्यं न जायते न जायते कार्यं न इत्युक्ते कार्यसिद्धं कथं कथं असिद्धं कार्य असिद्धं हा कस्य कार्यम् असिद्धम् इदानीं कस्य कार्यम् असिद्धं अत्र अस्मिन् उदाहरणे कस्य कार्यम् असिद्धं पूर्वसूत्रस्य अस्मिन् उदाहरणे अकः सवर्णे दीर्घ इति सूत्रस्य कार्यं न जायते चेत् इति असिद्धं न तथा नास्ति लोपः शाकल्यस्य तस्य कार्यं लोपः शाकल्यस्य यत् कार्यं जातम् अस्ति तद् असिद्धम् अस्ति अकः सवर्णे दीर्घः इति सूत्रस्य दृष्ट्या तत्तु सत्यं भगिनि किन्तु तत्तु वयं न करणीयम् न करणीयं परन्तु कार्यसिद्धम् इत्युक्ते किम् अत्र किं कार्यं जातं कस्य कार्यम् असिद्धम् अत्र अस्तु इत्युक्ते इफ् यु डोण्ट् डू द करेक्ट् थिङ्ग् देन् कार्यसिद्धं विल् हेपन् इति वक्तुं शक्यते वा नो इफ् यु डोण्ट् डू द करेक्ट् थिङ्ग् वाट् यु मीन् बै यु डोण्ट् डू द करेक्ट् थिङ्ग् करेक्ट् इत्युक्ते यदि अधुना उभायोगः अपि अकः सवर्णे दीर्घ कार्यं करोति चेत् तत्तु तदनन्तरं तु उभापि बन्ति निष्पन्नं भवति कार्यं करोति चेत् इति कथं भवति कार्यं न कार्यं कर्तुमेव न अर्हति कथं कार्यं करोति चेत् इट् नाट् इट् केनाट् हेपन् लैक् देट् यतोहि तत्र लोपः शाकल्यस्य इति सूत्रेण यत् कार्यं कृतं तत् कार्यमेव असिद्धम् अस्ति अकः सवर्णे दीर्घः इति सूत्रस्य दृष्ट्या अतः अकः सवर्णे दीर्घः इत्यस्य कार्यं कदापि न भवति तत्र अस्तु इत्युक्ते कार्यसिद्धं किं विधिकारणेन कथम् अवगन्तव्यम् इत्युक्ते भगिनी कार्यसिद्धम् इत्युक्ते त्रिपादीसूत्रस्य कार्यं जायते चेत् तत्पश्चात् पूर्वत्रिपादीसूत्रम् अथवा सपादसप्ताध्यायीसूत्रम् आगच्छति चेत् तत्र परत्रिपादिसूत्रेण कृतं कार्यम् असिद्धम् इत्युक्ते तदा तस्य अस्तित्वं नास्ति तर्हि इदानीम् अकसवर्णे दीर्घः इति सूत्रस्य दृष्ट्या लोपः शाकल्यस्य इति सूत्रमेव नास्ति, अतः तस्य कार्यमपि नास्ति। तर्हि लोपः शाकल्यस्य इत्यनेन यः वकारस्य लोपः जातः, तादृशलोपम् अकसवर्णे दीर्घः इति सूत्रं द्रष्टुं न शक्नोति, यतोहि लोपः शाकल्यस्य इति असिद्धमस्ति। अत्र लोपः शाकल्यस्य बेक् सीटर् अस्ति, अकः सवर्णदीर्घः फ्रण्ट् सीटर् अस्ति, फ्रण्ट् सीटर् न पश्यति। सम्यक्, इदानीं तद् उदाहरणं स्मरन्ति चेत् बहु समीचीनं, किमपि न अन्यत् किमपि न आवश्यकं। परत्रिपादीसूत्रेण यत् कृतं पूर्वं द्रष्टुं न शक्नोति, तावदेव। द्रष्टुं न शक्नोति चेत् कार्यमपि न भवति। न, अहं किं करणीयम् इति तु जानीमः, इति तु अवगतं, किन्तु कार्य इत्युक्ते कार्यसिद्धं, द वर्ड् इट् सेल्फ् सीम्स् बेक्वर्ड् टु मी, इत्युक्ते तत्तु मीन्स् बिकास् आफ् कार्यसिद्धं न बेक्वर्ड्, कार्यसिद्धम् इत्यस्य अर्थः कः? मीन्स् कार्यम् असिद्धं, कार्य इस् असिद्धम् इति, कार्यम् असिद्धं, कार्यासिद्धम्, कार्यस्य असिद्धिः खलु? इत्युक्ते किं कार्यस्य असिद्धिः, कस्य कार्यस्य असिद्धिः, अत्र कस्य कार्यस्य असिद्धिः? अधुना तु लोपः शाकल्यस्य कार्यः असिद्धिः अकः सवर्णे दीर्घस्य प्रति इति, अकः सवर्णे दीर्घः इति सूत्रस्य दृष्ट्या लोपः शाकल्यस्य कार्यम् असिद्धं। यदि तत्र अस्ति, यदि तत्र फ्रण्ट् सीटर् न जानाति, पृष्ठे कोऽपि अस्ति इत्येव न जानाति चेत् तर्हि फ्रण्ट् सीटर् तत् पृष्ठभागे यत् कार्यं जातं तदपि न द्रष्टुं शक्नोति खलु? न शक्नोति। हा, इति कृत्वा लोपः शाकल्यस्य इति सूत्रेण यत् कार्यं कृतं तद् असिद्धम् अस्ति। हा, किन्तु तत्तु सत्यं नास्ति, इत्युक्ते इन् रियालिटि तु सिद्धमेव, लोपशाकल्यस्य एव सिद्धम्। न, रियालिटि इत्युक्ते तत्र किम् अस्ति? रियालिटि इत्युक्ते तत्र रियालिटि फ्रम् द पर्स्पेक्टिव् आफ् द शास्त्र। आम् आं भगिनि, रियालिटि फ्रम् द पर्स्पेक्टिव् आफ् द शास्त्र इत्युक्ते तत्र पुस्तकद्वयम् अस्ति इदानीं, सपादसप्ताध्याय इति एकं पुस्तकं, त्रिपादी इति अन्यत् पुस्तकम् अस्ति। तर्हि सपादसप्ताध्यायम् इति पुस्तकं तु त्रिपाद्यम् इत्यस्मिन् पुस्तके यदस्ति इति न जानाति खलु? तत्तु सत्यम्। पुस्तकद्वयम् अस्ति, सपादसप्ताध्यायम् इति पृष्ठे यानि सूत्राणि सन्ति तानि एव सपादसप्ताध्यायी जानाति, त्रिपाद्यां यानि सूत्राणि सन्ति तानि तु न जानाति। अतः तानि यत् तानि सूत्राणि यत् क्रियन्ते तत्तु न जानाति एव। अस्तु अस्तु, अवगतं, कान्सेप्ट् तु अवगतं, किन्तु केवल किमर्थं कार्यसिद्धम् इति न, तत्र कः क्लेशः मया न बुध्यते। कार्यसिद्धम् इत्युक्ते लोपः शाकल्यस्य इति यत् कार्यं जातं तद् असिद्धं, तावदेव, तदेव कार्यसिद्धं। कः क्लेशः तत्र? क्लेशः इत्युक्ते वयं तु अस्माकं किं करणीयं तस्य कृते तु लोपशाकल्यस्य एव सिद्धमस्ति इति मनसि आयाति वारं, अस्माकं कृते लोपशाकल्यस्य सिद्धम् इति वदति वा? आं भगिनि, अस्माकं कृते नास्ति, इदानीं सूत्रस्य दृष्ट्या द्रष्टव्यं, नो चेत् पूर्वत्र सिद्धम् इति सूत्रमेव व्यर्थं खलु? यदि भवती सर्वदा भवत्याः दृष्ट्या एव पश्यति तर्हि पूर्वत्र सिद्धम् इति अधिकारस्य का आवश्यकता? न, तत्तु तत्तु डैरेक्षन् ददाति भगिनी, इत्युक्ते किं करणीयम् इति तु, तदेव इदानीं कार्यसिद्धम् इति न चिन्तयति चेदपि पूर्वसूत्रं परसूत्रं द्रष्टुं न शक्नोति इति तावद् अवगच्छति वा? आं, न पूर्वसूत्रं परसूत्रस्य कार्यं न द्रष्टुं शक्यते इति तु अवगतं। हा, पूर्वसूत्रं तु परसूत्रम् अस्ति एव इति न जानाति। हा, अस्ति एव न जानाति, अतः तस्य कार्यमपि न जानाति। न जानाति, सत्यं। तावदेव अवगच्छति चेत् पर्याप्तम्, अत्र कार्यासिद्धम् इत्यस्य इति टर्म् इति टर्म् इत्यस्य का अर्थः इति न जानाति चेदपि अत्र पश्यतु, लोपशाकल्यस्य इति सूत्रं नास्ति एव अकः सवर्णे दीर्घः इति सूत्रस्य दृष्ट्या, अतः तस्य कार्यमपि नास्ति, तावदेव, तत्र अन्यत् किमपि नास्ति। अस्तु अस्तु इत्युक्ते कान्सेप्ट् अस्ति किन्तु किं करणीयं तत् पदं तु इत्युक्ते इति डैरेक्षन् नास्ति कान्सेप्ट् अस्ति तेन वयम् अग्रे किं करणीयं वयमेव हा इति कार्यसिद्धम् इति तत्र तत्तु सिद्धान्तकौमुद्यां बालानां बोधाय उक्तमस्ति यदि बालाः एव तत्र भ्रमिताः भवन्ति तर्हि त्यजतु तत्र तत् त्यजतु कार्यसिद्धं त्यजतु तर्हि पूर्वं प्रति परम् असिद्धम् इति तावद् अवगच्छति चेत् पर्याप्तम् अस्तु अस्तु अधुना तावदेव तत्र फ्रण्ट् सीट् बेक् सीट् इति अवगच्छति चेत् पर्याप्तम् अस्तु क्षम्यतां इदानीं तत्र अग्रे अरविन्द् महोदय पठतु भगिनि बालः इति विसर्गसन्धिः अत्रापि तथा बाला प्लस् बालयोगसु योगः इह अनुबन्धलोपे बालस् योगः इह ससजुषोरुः बालाः योगः रु योगः इह अनुबन्धलोपे बालर् योगः इह भो भगो अखो अपूर्वस्य यशि योषि बालय योग इह लोपशाकल्यस्य इत्यनेन विकल्पेन यकारलोपः बाल इह आद्गुणः इत्यस्य मनसि लोपः शालकल्यस्य लोपशाकल्यस्य इत्यस्य कार्यं नैव जातम् अतः अत्र गुणसन्धिः न प्रवर्तते कार्यसिद्धत्वात् बाल इव अत्रापि यथा पूर्वपरिच्छेदे दृष्टम् अत्रापि तदेव किन्तु सूत्राणां विवर्तनमेव अभवत् उदाहरणमस्ति बालः योगः इह तत्र विसर्गस्य ससजुषोरुः इति सूत्रेण ऋत्वादेशो भवति इति अनुबन्धलोपानन्तरं रेफ एक अवशिष्यते बालर् योगः इह इति स्थिते भो भगो अहो अपूर्वस्य योषि इति सूत्रेण यकारस्य लोप यकार आदेशः भवति बाल रेफस्य यकार आदेशः भवति तदनन्तरं लोपशाकल्यस्य इति सूत्रेण यकारस्य लोप विकल्पेन जायते इति कृत्वा बा यकारलोपानन्तरं बालयोग बाल इह इति रूपं सिद्ध्यति अत्र स्थिते ल अकार इकारयो आद्गुण इति मनसि आगच्छति चेत् गुणसन्धि कर्तुं शक्यते इति चिन्तयामि किन्तु लोपशाकल्यस्य प्रवर्तनं आद्गुण न दृश्यते इति कारणतः कार्यत्रासिद्धत्वात् तस्य कार्यम् आद्गुण न कर्तुं शक्यते समीचीनं कार्यासिद्धं कार्यत्र कार्यासिद्धं समीचीनं बालैः एव तिष्ठति सम्यक् बुद्धं वा तत्र अत्र उषा भगिनी वदति वा कः किम् अवगतम् उषा भगिनी आं भगिनि सारी या बालः इह इति अस्ति चेत् बालः विसर्गः रु इति भवति ससजुषोरुः इत्यनेन बाल बाल बाल बालयोगः रु इति योग इह इति भवति अनुबन्धलोपेन अनुबन्धलोपः बालः बालयोगः रकारः रेपः योगः इह इति भवति भो भगो अगो अपूर्वस्य यः योषि भो भगो अगो अपूर्वस्य यो अशि इति सूत्रेण इति त्रिपाठिसूत्रेण अकारः अनन्तरं रकारः अस्ति चेत् रकारः इति यकारः भवति बालयोगः रकारः बालयोगः यकारः योगः इह इति भवति बालः बालयोगः यकारयोग इह इति भवति अस्ति चेत् लोपशाकल्यस्य इत्यनेन यकारलोपः भवति यकारलोप अनन्तरं बालयोगः इह इति अस्ति बालयोगः इह आद्गुणः इति सूत्रं भवितुम् अर्हति तत् परन्तु तस्य दृष्ट्या लोपशाकल्यस्य इत्यनेन सूत्रम् अस्तित्वमेव न पश्यति चेत् लोपशाकल्यस्य सूत्रस्य कार्यम् अपि न दृश्यते. तस्मात् आद्गुणः इति सूत्रं कार्यं कर्तुं न शक्नोति. बालयोगः इह एव व्यस्तप्रयोगः एव पासबल्. हा, आद्गुणः इति सूत्रं किं पश्यति तत्र? आद्गुणः इति सूत्रं दृष्ट्या बालै योगः इह एव जायते. बालैः इति वस्तुतः आद्गुणः इति दृष्ट्या तु लोपः शाकल्यस्य इति कार्यमपि न पश्यति, भोभगो इति अपि न पश्यति, सजिशोरुः अपि न पश्यति. बालः इह एव इच्छति. बालस् इह इत्येव पश्यति. आं भगिनि, भो भगो अगो अपूर्वस्य यो अशि as well as लोपशाकल्यस्य as well as असजिशोरुः एव्रिथिङ्ग् इस् एन् त्रिपादि. हा, इति अस्ति तत्र बालस्योगः इह इति स्थितौ, बालस्योगः इति स्थितौ ससजिशोरुः इति त्रिपादिसूत्रमस्ति. भो भगो अगो अपूर्वस्य योषि इति त्रिपादिसूत्रमस्ति. लोपः शाकल्यस्य इति त्रिपादिसूत्रमस्ति. इदानीं बालयोगः इह इत्यत्र यकारस्य लोपः विकल्पेन जायते, अतः बालयोगः इह. इदानीं वयं चिन्तयामः आद्गुणः अत्र भवतु इति वयं चिन्तयामः चेत्, वस्तुतः आद्गुणः इति सूत्रं तु तद् बाल इह इति न पश्यति एव. तत्र किं पश्यति इति चेत् बालस् इह इति एव पश्यति. बालस् इह इति पश्यति इति दृष्ट्वा तत्सूत्रं वदति, अस्तु इत्र इदानीं प्रसक्तिः एव नास्ति, मम प्रसक्तिः नास्ति अत्र इति उक्त्वा तत्सूत्रं गच्छति, ततः गच्छति. तस्य कार्यमेव न भवति खलु? आं भगिनि, बुद्धं खलु अत्र? आं भगिनि, आम् अस्तु. तर्हि अत्र अग्रे एकवारं पुनः अत्र सूर्यकुमारी भगिनी वदतु किम् अवगतम्. आद्गुणः सपाद सपाद अष्टाध्यायी अस्ति चेत् त्रिपादिसूत्रं न दृश्यते. बालः इह बाल योग सुयोग इह आद्गुणः बालस् इह एव दृश्यते, न बाल इह. समीचीनं समीचीनम्. आद्गुणः इति सूत्रं यदि एतेषां सर्वेषां कार्यं जातं तदानीम् आद्गुणः इति सूत्रस्य प्रसक्तिः अस्ति इति वयं चिन्तयामः. बालयोगः इह इत्यत्र बालेः इति स्यात् इति वयं चिन्तयामः, परन्तु तत्सूत्रमागत्य वदति आद्गुणः इति किं वदति इति चेत् न अत्र मम कार्यं भवितुं न अर्हति, यतोहि अहं तु बालस् इह इति एव पश्यामि. अतः अत्र आद्गुणः इति सूत्रं कार्यम् इति सूत्रस्य कार्यं न जायते. अतः अस्माकं रूपं किं भवति? बालयोगः इह इति तत्र एव स्थगनम्. अस्तु, समीचीनं. तर्हि इदानीम् अत्र शोभा भगिनी वदतु, शास्त्रसिद्धम् अपि च कार्यसिद्धम् अनयोः भेदः कः? आं भगिनि, शास्त्रसिद्धम् इत्युक्ते तत्र शास्त्रसिद्धं वदति एव वदति पूर्वसूत्रस्य कृते परसूत्रम् असिद्धं सर्वदा इति. अपि च तादृशं तादृशेन अर्थेन सपादसप्ताध्यायी इत्यस्य इत्यस्मिन् यानि सूत्राणि सन्ति तेषां सर्वेषां कृते त्रिपादि ग्रन्थमेव असिद्धं भवति. अपि च त्रिपाद्यामपि पूर्वसूत्रस्य कृते परसूत्रम् असिद्धं तादृश भव एतादृशं यदा भवति तत् शास्त्रासिद्धम् इति उच्यते. कार्यसिद्धम् इत्युक्ते एकक्षणं भगिनि, एकक्षणं, समीचीनं, परन्तु व्यवहारे अस्माकं प्रक्रियाकाले कथम् अवगन्तव्यम्? क्षमताम्. तदा शास्त्रासिद्धं रूपद्वयं भवति. एकं सूत्रं सपादसप्ताध्याय्याम् अस्ति चेत्, अन्यद् त्रिपाद्याम् अस्ति चेत्, सपादसप्ताध्याय्यां यत् सूत्रम् अस्ति तस्य कृते त्रिपाद्यां यत् सूत्रम् अस्ति तत् असिद्धं भवति. तत्र यथा अधुना वयं दृष्टवन्तः, आद्गुणः इति सपादसप्ताध्याय्याम् अस्ति, तत्र तु कार्यासिद्धम् इति एव उदाहरणं दृष्टवन्तः. किन्तु शास्त्रासिद्धम् इत्युक्ते आद्गुणः सपादसप्ताध्याय्याम् अस्ति, अपि च अन्यानि सूत्राणि ससजुषो रुः, भो भगो अघो अपूर्वस्य योषि, अपि च लोपशाकल्यस्य, तानि सर्वाणि त्रिपाद्यां सन्ति इति कृत्वा तत्र शास्त्रासिद्धम् इत्यस्य प्रसक्तिः अपि अस्ति, आद्गुणः इत्यस्य कृते तानि सर्वाणि असिद्धम्. एकक्षणं भगिनि, एकक्षणं, तत्र किञ्चित् परिष्कर्तव्यं. किम् इति चेत्, आद्गुणः इत्यस्य कृते ससजुषोरुः इति शास्त्रासिद्धम् इति नास्ति, तत्र तथा नास्ति. शास्त्रासिद्धम् इति कदा भवति इति चेत्, एकस्मिन् एव सन्दर्भे सूत्रद्वयं प्रसक्तमस्ति चेत् एव तदानीं तथा. यदा यत् योगः जायते इत्यत्र, यत् योगः जायते इत्यत्र, यत् इत्यत्र तकारः जलां जशोन्ते अपि च स्तोवश्चुनाश्चुः, सूत्रद्वयम् एकस्मिन्नेव स्थले प्रसक्तमस्ति. तदानीं जलां जशोन्ते इति पूर्वत्रिपादीसूत्रम्, अनन्तरं स्तोवश्चुनाश्चुः इति परत्रिपादीसूत्रम्. अतः सूत्रद्वयम् एकस्मिन्नेव सन्दर्भे प्रसक्तं, परत्रिपादीसूत्रम् असिद्धं. तादृशसन्दर्भे शास्त्रासिद्धं, यत्र सूत्रद्वयं प्रसक्तमस्ति एकस्मिन् स्थले. अत्र तथा नास्ति खलु, बालयोगः इह इत्यत्र तथा नास्ति खलु. ससजुषोरुः इति सूत्रस्य कार्यं जातं, तत्र क्लेशः एव नास्ति, जातं. भो भगो अगो अपूर्वस्य योषि इत्यस्यापि कार्यं जातं, क्लेशः नास्ति. लोभशाकल्यस्य इत्यस्यापि कार्यं जातं, क्लेशः नास्ति. तत्र तत्र सर्वत्र एकमेव सूत्रं प्रसक्तमस्ति, सूत्रद्वयं नास्ति खलु. आं भगिनि, अवगतम् अधुना. अतः तत्र शास्त्रसिद्धम् इत्यस्य अवसरः नास्ति तत्र. इदानीं बालयोगः इह इत्यत्र अपि एकमेव सूत्रं वयं चिन्तयामः, आद्गुणः. सूत्रद्वयं नास्ति अत्रापि. तर्हि आद्गुणः इति यदा आगच्छति तदानीं तत्र कार्यसिद्धम् इति वदामः. कार्यसिद्धम् इत्यस्य विवरणं वदतु इदानीम्. अस्तु, कार्यसिद्धं सिद्धम् इत्यस्य अर्थः तत्र द्वयोः सूत्रयोः एकस्मिन् स्थले एकस्मिन् काले प्रसक्तिः नास्ति. तत्र कार्याणि भवन्ति, तदनन्तरम् एक अन्यत् सूत्रस्य कार्यं भवितुम् अर्हति चेत् तदा वयं पश्यामः सूत्रं कुत्र अस्ति इति. एतस्मिन् उदाहरणे आद्गुणः इति पूर्वसूत्रं सपादसप्ताध्याय्याम् अस्ति, अपि च अन्ये सर्वाणि यानि कार्याणि कुर्वन्तः तत्र ते सर्वे त्रिपाद्यां परसूत्राणि. किन्तु तत्र कार्याणि अभवत्, अपि च अधुना एकस्य एव सूत्रस्य प्रसक्तिः अस्ति अन्ते, आद्गुणः इति. किन्तु तस्य असिद्धत्वं भवति कार्याणां किं परिवर्तनं कर्तुं न शक्नोति इति. तत्र वदने किञ्चित् क्लेशः भवति, किन्तु साधु भगिनि अवगच्छति, अवगच्छति खलु. आं भगिनि, इति मन्ये. इत्युक्ते यत्र कार्यासिद्धम् इति यदा वदामः, कार्यासिद्धम् इत्युक्ते एकं सूत्रं त्रिपाद्याम् अस्ति, एकं परसूत्रं, परसूत्रं त्रिपाद्याम् अस्ति, तस्य कार्यं जातं. तत्पश्चात् पूर्वसूत्रं, पूर्वत्रिपादीसूत्रं वा पूर्वसपादसप्ताध्यायीसूत्रं वा आगच्छति चेत् तेषां मनसि परत्रिपादिसूत्रेण यत् कार्यं कृतं तत् कार्यम् असिद्धम् अस्ति, इत्युक्ते तत् कार्यं द्रष्टुं न शक्नुवन्ति पूर्वसूत्राणि इति कृत्वा पूर्वसूत्राणां कार्यं न भवति. परसूत्रस्य कार्यानन्तरं पूर्वसूत्रस्य कार्यं न भवितुम् अर्हति इति तावदेव. पुनः एकवारं प्रयत्नं करोमि वा? वदतु. अस्तु, शास्त्रासिद्धम् इत्युक्ते क्षमतां, द्वयोः सूत्रयोः एकस्मिन् स्थले एकस्मिन् स्थले काले अपि प्रसक्तिः, तत्र पूर्वसूत्रस्य कृते परसूत्रम् असिद्धं भवति. अतः तत्र पूर्वसूत्रं प्रथमं कार्यं करोति, नन्तरं परसूत्रं कार्यं करोति, तथा भवति. कार्यासिद्धम् इत्युक्ते परसूत्रम् इत्युक्ते किं? तत्र परसूत्रम् इत्युक्ते तत्र त्रिपाद्यां पूर्वं यत् यत् अस्ति तत् पूर्वसूत्रं भवति. तस्य परं किमपि सूत्रम् आगच्छति तत् परसूत्रं भवति. अपि च तत्र द्वयोः ग्रन्थयोः प्रसक्तिः अस्ति चेत् सपादसप्ताध्यायां यानि सूत्राणि सन्ति तत् ते एकं सपादसप्ताध्यायाम् अस्ति चेत् तत् पूर्वसूत्रं, त्रिपाद्याम् अस्ति चेत् परसूत्रं भवति. सम्यक् वा? इति अपि च सपादसप्ताध्यायां ईदृशं किमपि नास्ति. इत्युक्ते समीचीनं समीचीनम्. इत्युक्ते तत्र किं सरलरीत्या किं वदामः इति चेत्, तत्र परसूत्रं त्रिपादीसूत्रं स्यात् तदानीमेव एतादृशचिन्तनं. यदि परसूत्रं सपादसप्ताध्यायीसूत्रमस्ति तदानीं पूर्वत्र सिद्धम् इत्यस्य अधिकारः एव नास्ति. नास्ति, अस्तु, परसूत्रं त्रिपाद्यायां भवेत् तदा एव. परसूत्रं त्रिपाद्यां भवेत्, पूर्वसूत्रं तु सपादसप्ताध्यायां वा भवितुमर्हति, त्रिपाद्यां वा भवितुमर्हति. भवितुमर्हति, कार्यसिद्धं. कार्यसिद्धं कार्यसिद्धम् इत्युक्ते तत्र द्वयोः सूत्रयोः प्रसक्तिः इति नास्ति. यस्य प्रसक्तिः अस्ति प्रथमं तत् सूत्रम् आगत्य कार्यं करोति, तदनन्तरं यानि सूत्राणि आगन्तुं शक्नोति शक्नोति ते आगच्छन्ति अपि च कार्यं भवति. तदनन्तरं यदि पूर्वसूत्रस्य प्रसक्तिः अस्ति चेत् यदा यथा आद्गुणः इत्यस्य अस्ति तत्र पूर्वम् अस्ति, यदि त्रिपाद्यां पूर्वम् अस्ति अथवा सपादसप्ताध्यायाम् अस्ति चेत् तत्र कार्य असिद्धं, तस्य कृते कार्य असिद्धं, यतोहि तत् सूत्रं तानि अन्यानि सूत्रान् द्रष्टुमेव न शक्नोति इति कृत्वा तस्य तेषां कार्यमपि न पश्यति इति कृत्वा तत्र असिद्धं भवति. समीचीनं समीचीनं समीचीनम्. इत्युक्ते सरलरीत्या वदामः चेत् परत्रिपादीसूत्रेण यत् कार्यं कृतं तत् पूर्वसूत्रेण द्रष्टुं न पूर्वसूत्रेण द्रष्टुं न शक्यते इति कृत्वा पूर्वसूत्रस्य कार्यं न भवति. तावदेव. अस्तु, सर्वैः बुद्धम् इति चिन्तयामि. अस्तु, तर्हि इदानीम् अग्रे गच्छेम. पूर्णेन्दुमहोदय पठति वा? भट्टोजिदीक्षितमहाभागेन सिद्धान्तकौमुद्याः लेखकेन इदं सिद्धान्तद्वयं प्रणीतं, सर्वे न मन्यन्ते, तेषु माता अन्यतमा, तथापि अत्र प्रतिपादितं यतः अनेन विषयस्य बोधार्थं सौकर्यं विद्यते इति भाति. अतः अत्र किं लिखितमस्ति, तत् शास्त्रे तु पूर्वत्र सिद्धम् इति एकमेव तत्त्वं, परन्तु तस्मिन् तत्त्वे भागद्वयं कृत्वा भट्टोजिदीक्षितमहोदयेन सिद्धान्तकौमुद्यम् एतादृशी व्याख्या क्रियते. तादृशी व्याख्या सर्वे न मन्यन्ते, तेषु माताजि अन्यतमा. मातुः मतेन किं केवलं शास्त्रसिद्धम् इति चिन्तयामः चेत् शास्त्रसिद्धं माध्यमेन एव कार्यसिद्धं प्रतिपादयितुं शक्नुमः, कार्यसिद्धम् इति पृथक्तया चिन्तनस्य आवश्यकता नास्ति. एवं यत् पूर्वत्रासिद्धम् इति सूत्रं विप्रतिषेधे परं कार्यम् इत्यस्य अपवादः नास्ति. विप्रतिषेधे परं कार्यम् इत्यनेन परशास्त्रस्य कार्यं भवति. पूर्वत्रासिद्धम् इत्यनेन पूर्वशास्त्रं प्रति परशास्त्रम् असिद्धम्, सुतरां विरुद्धम्. अत्र सामान्यविशेषयोर् उदाहरणं न, अतः द्वयोः कृते पृथक् पृथक् मार्गः कल्पनीयः. इत्याशयेन किं कृतं, विप्रतिषेधे परं कार्यम् इति सूत्रं केवलं सपादसप्ताध्यायाम् एव प्रवर्तते, त्रिपाद्यां विप्रतिषेधविचारः नास्ति. यतोहि तत्र परशास्त्रमेव नासीत्, उत्तरस्य अभावात् परशास्त्राणाम् अभावात्. अपि च पूर्वत्रासिद्धम् इत्यस्य असिद्धत्वं केवलं त्रिपाद्याम्. अस्तु, तत्र पूर्वत्रासिद्धम् अपि च विप्रतिषेधे परं कार्यं द्वयः विषयचिन्तनं. तत्र पूर्वत्रासिद्धम् इति सूत्रं विप्रतिषेधे परं कार्यम् इति सूत्रस्य अपवादः नास्ति. कारणं किम्? पूर्वत्रासिद्धम् अपि च विप्रतिषेधे परं कार्यं सूत्रद्वयोः मध्ये सामान्यविशेषः इति सम्पर्कः नास्ति. इत्युक्ते विप्रतिषेधे परं कार्यं पूर्वत्रासिद्धम् इति सामान्यं सूत्रम् अथवा विप्रतिषेधे परं कार्यम् इति विशेषसूत्रं न, तयोः मध्ये तादृशः सम्पर्कः नास्ति. अत्र इत्यनेन पूर्वत्रासिद्धम् इत्यनेन पूर्वशास्त्रं प्रति परशास्त्रं तु असिद्धं, तत्तु वयं जानीमः. सुतरां विरुद्धम्. अत्र सामान्यविशेषयोरुदाहरणं न, अतः द्वयोः कृते पृथक् पृथक् मार्गः कल्पनीयः. इत्याशयेन किं कृतं, विप्रतिषेधे परं कार्यम् इति सूत्रं केवलं सपादसप्ताध्यायाम् एव प्रवर्तते, त्रिपाद्यां विप्रतिषेधे विचारः नास्ति. किमर्थम् इत्युक्ते त्रिपाद्यां परसूत्रस्य अस्तित्वम् एव नास्ति. विप्रतिषेधविचारः नाम किं, तत्र सूत्रद्वयं वर्तते, सूत्रद्वयस्य अन्यत्रान्यत्र प्रसक्तिः वर्तते चेत् तत्र विप्रतिषेधः इति वदामः. परन्तु त्रिपाद्यां यतोहि परसूत्रम् एव न विद्यते, तत्र सूत्रद्वयस्य मध्ये केवलं पूर्वसूत्रम् एव विद्यते, अतः तत्र सूत्रद्वयस्य मध्ये विचारमेव न विद्यते एव. अतः तत्र त्रिपाद्यां विप्रतिषेधविचारः एव न करणीयः. अपि च पूर्वत्र असिद्धम् इत्यस्य असिद्धत्वं केवलं त्रिपाद्यम्. अस्तु, अपि च पूर्वत्रासिद्धम् इति सूत्रेण यानि सूत्राणि असिद्धानि तानि सर्वाणि सूत्राणि केवलं त्रिपाद्याम् एव वर्तन्ते. यतोहि पूर्वत्रासिद्धम् इत्यस्य अधिकार त्रिपाद्याम् एव वर्तते. इत्युक्ते त्रिपाद्यां प्रथम सूत्रतः आरभ्य अन्तपर्यन्तम् एतस्य अधिकारः वर्तते, अतः असिद्धत्वं केवलं त्रिपाद्याम् एव वर्तते, न तु सपादसप्ताध्यायाम्. समीचीनं महोदय, समीचीनम्. इत्युक्ते तत्र समीचीनम् इत्युक्ते अत्र किं चिन्तनीयम् इति चेत्, विप्रतिषेधे परं कार्यम् इति सूत्रे तु तत्र किमपि न उक्तं, तस्य कार्यक्षेत्रं कुत्र इति न उक्तम्. केवलं तत्र किम् उक्तम् इति चेत्, पूर्वसूत्रं प्रति परशास्त्रम् असिद्धं, यत्र तुल्यबलविरोधः अस्ति, तावदेव तत्र उक्तं. यत्र विप्रतिषेधः अस्ति, विप्रतिषेधः नाम तुल्यबलविरोधः अस्ति, तत्र परस्य कार्यं भवति इति तावदेव उक्तं. तर्हि विप्रतिषेधे परं कार्यम् इति सूत्रस्य प्रसक्तिः त्रिपाद्यां नास्ति वा इति चेत्, प्रसक्तिः तु अस्ति. विप्रतिषेधे परं कार्यम् इत्यस्य प्रसक्तिः सर्वत्र अस्ति, सम्पूर्णशास्त्रे सर्वत्र अस्ति, तथापि तस्य प्राप्तिः न भवति, यतोहि विप्रतिषेधे परं कार्यम् इति उक्तं, परन्तु त्रिपाद्यां तु परस्य अस्तित्वमेव नास्ति इति कृत्वा विप्रतिषेधे परं कार्यम् इत्यस्य प्राप्तिः न भवति त्रिपाद्यां, तस्य प्राप्तिः तु केवलं सपादसप्ताध्यायाम् एव, सपादसप्ताध्यायाम् एव पूर्वं प्रति परशास्त्रं बलवत् भवति, परन्तु त्रिपाद्यां तु पूर्वं प्रति परं बलवत् इति नास्ति, यतोहि परशास्त्रं तु परशास्त्रस्य अस्तित्वमेव नास्ति, अतः त्रिपाद्यां पूर्वसूत्रस्य बल पूर्वसूत्रस्य एव बलं भवति, न तु परसूत्रस्य, अतः त्रिपाद्यां तु पूर्वत्र सिद्धम् इत्यस्य अधिकारः अस्ति, विप्रतिषेधे परं कार्यम् इत्यस्य कार्यक्षेत्रं तु सपादसप्ताध्यायी अस्ति. बुद्धं वा? विनयकुमार् महोदय किम् अवगतम्? प्रथमतया तुल्यबल् विरोधः महत्त्वम् अस्ति. तुल्यबलविरोधः, यदि तुल्यबलविरोधः वयं पश्यामः तर्हि एव विप्रतिषेधे परं कार्यं व्यवस्था अस्ति. परन्तु विप्रतिषेधे परं कार्यं व्यवस्था सपाद अन्तर्भूतः, विप्रतिषेधे परं कार्यं व्यवस्था त्रिपाद्याम् अन्तर्भूता नास्ति, कोऽपि सम्बन्धः नास्ति. त्रिपाद्यां सम्बन्धः केवलम् आयाति यदि कार्यसिद्धं व्यवस्था आयाति. शास्त्रसिद्धं स्पष्टतया वदति पूर्वप्रति परम् असिद्धम्, पूर्वप्रति परम् असिद्धम् अर्थात् पूर्वसपाद् अपि च पूर्वत्रिपाद् परम् असिद्धम्. समीचीनं भगिनी, सम्यक्, धन्यवादः. हा, अवगतं, भवान् अवगतवान् इति तत्र बुद्धं खलु, प्रश्नः अस्ति वा? अहं कोऽपि प्रश्नः अत्र नास्ति. न, भवतां नास्ति, अन्येषां नास्ति भगिनि. अस्तु, स्पष्टमस्ति खलु, तर्हि इदानीम् अग्रे गच्छेम. इदानीं विजयलक्ष्मीपत्नी भवती एव पठतु. वार्णाद् अङ्गं बलीयः, परिभाषा 55. वर्णस्य इदं वार्णम् वर्णं निमित्तीकृत्य जायमानं कार्यं वर्णसम्बन्धं वारणम्. अङ्गस्य इदं सम्बद्धं, सम्बद्धम् अङ्गस्य इदम् आङ्गम्, अङ्गनिमित्तिकं वा अङ्गोदिशिकम्, अङ्गोदिशिकम् इति वा अङ्ग उद्दिशिकम्, अङ्ग उद्दिशिकम्, अस्तु अस्तु, अङ्ग उद्दिशिकं वा कार्यम् आङ्गम्, अङ्गसम्बद्धम् आङ्गम्, वर्णनिमित्तिकं कार्यापेक्षया अङ्गाधिकारस्य कार्यं प्रबलम्. वर्णस्य इदम् इति इत्युक्ते वारणम्, वर्णं निमित्तीकृत्य यत् कार्यं भवति तत् कार्यस्य वर्णेन सह सम्बन्धः भवति तथा वारणम् इति उच्यते. अङ्गस्य यद्भवति तत् तस्य नाम भवति आङ्गम्. अनन्तरम् अङ्गं निमित्तीकृत्य यद् कार्यं भवति अथवा अङ्गम् उद्दिश्य यत् कार्यं क्रियते तस्य आङ्गम् इति उच्यते, नाम अङ्गसम्बन्धं सम्बद्धम् आङ्गम् इति. अत्र वारणात् अङ्गं बलीयः इत्युक्ते यत् कार्यं वर्णं निमित्तीकृत्य भवति तस्य अपेक्षया यत् कार्यम् अङ्गं निमित्तीकृत्य भवति तत् प्रबलं भवति इति अत्र वारणात् अङ्गं बलीयः इति परिभाषया उच्यते. हा बहु समीचीनं समीचीनम्. इदानीं लक्ष्मीभगिनी वदतु, अङ्गकार्यम् इत्यस्य कः अर्थः? अङ्गकार्यम् इत्युक्ते अङ्गे यत्किमपि कार्यं भवति तत् अङ्गकार्यम् इति चिन्तयामि. कथं जानीमः अङ्गे यत् कार्यं भवति तत् अङ्गकार्यम् इति कथं जानीमः? अङ्गम् इत्युक्ते प्रत्ययात् पूर्वं यः भागः अस्ति तत् अङ्गम् इति इत्युक्ते तत्र प्रत्ययः अपेक्षितः. हा प्रत्ययः अपेक्षितः. तर्हि सूत्रं दृष्ट्वा प्रत्ययः सूत्रं दृष्ट्वा कथं जानीमः अङ्गकार्यं वा न वा इति? वर्णादङ्गं बलियः इति वा? न न न वर्णादङ्गं बलियः इति न. अत्र केवलम् एकं सूत्रमस्ति अस्माकं पुरतः, तत् सूत्रम् अङ्गसम्बद्धसूत्रम् अङ्गकार्यम् अस्ति वा नास्ति वा इति कथं जानीमः? तत्तु अधिकारे अस्ति अङ्गस्य इत्यस्य अधिकारे अस्ति खलु. षष्ठाध्यायस्य चतुर्थपादतः सप्तमाध्यायस्य चतुर्थपादपर्यन्तम् अङ्गम् इत्यस्य अधिकारे भवति इति कारणतः तत् सूत्रं दृष्ट्वा ज्ञातुं शक्नुमः अङ्गकार्यम् अस्ति वा न वा इति. हा इति समीचीनं. तर्हि तत्र अङ्गकार्यं वा न वा इति कथं जानीमः इति चेत्, षष्ठाध्यायस्य चतुर्थपादात् आरभ्य सप्तमाध्यायस्य अन्तपर्यन्तं यानि यानि सूत्राणि सन्ति तानि सर्वाणि अङ्गस्य इत्यस्य अधिकारे सन्ति इति कृत्वा यदि तेषां कार्यं भवति तदानीम् अङ्गकार्यम् इति वयं ज्ञातुं शक्नुमः, यतोहि अङ्गस्य अधिकारे सन्ति. इत्युक्ते कुत्रचित् अङ्गाधिकारात् बहिः सूत्राणि सन्ति चेदपि कुत्रचित् अङ्गकार्यमेव भवति. यथा सम्प्रसारणम् इत्येकं कार्यम् अस्ति, तत् कार्यं तु अङ्गस्य इत्यस्य अधिकारे नास्ति, तथापि तत् कार्यम् अङ्गसम्बद्धकार्यमेव, तदा तथापि तत् कार्यम् अङ्गकार्यम् एव. तर्हि वर्णकार्यम् इत्युक्ते किम्? वर्णकार्यम् इत्युक्ते वर्णस्य निमित्तेन यत्किमपि कार्यं जायते चेत् तत् वर्णकार्यं संहितायाम् इत्यस्मिन् अधिकारे भवति वा? न केवलं संहिता इति संहिता इत्यस्मिन् अधिकारे, परन्तु तत्र बहिः अपि यत्र वर्णयोः मध्ये कार्यं भवति तदानीं वर्णकार्यम् इति वदामः. यत्र इत्युक्ते प्रत्ययः परः अस्ति इति कृत्वा इत्युक्ते तत्र सोहोशिनाशुः इति सूत्रं यथा पदयोः मध्ये कार्यं भवति तथा प्रत्यय अङ्गयोः मध्ये अपि कार्यं भवितुमर्हति. सोहोशिनाशुः इत्युक्ते अङ्गे एव सोहोशिनाशुः इत्यस्य कार्यं भवितुमर्हति, तथापि सोहोशिनाशुः इति वर्णकार्यमेव न तु अङ्गकार्यम्. यदि अत्र ब्रज् इति एकः धातुः अस्ति ब्रज्ज्, तत्र तादृशधातौ सकारजकारः अस्ति, तत्र तु न व्रश्च नास्ति व्रश्च व्रश्च इति धातुः व्रश्च इति धातु व्रश्च इति अपि भवितुमर्हति. तत्र जकारस्य प्रभावेन सकारस्य स्थाने तालव्यशकारादेशः भवितुमर्हति. अङ्गे एव अस्ति व्रश्च इति अङ्गमस्ति, तथापि तत्र अङ्गकार्यम् इति न वदामः, वर्णनिमित्तकार्यम् इति एव वदामः, यतोहि वर्णयोः कार्यमस्ति तत्र खलु. इति कृत्वा तत्र यत्र वर्णकार्यम् अस्ति, यत्र सूत्रेण वर्णकार्यं जायते अपि च अन्यसूत्रेण अङ्गकार्यं जायते, तर्हि अङ्गकार्यस्य एव अधिकं बलं भवति वर्णकार्यस्य अपेक्षया. तदेव इदम् अयं तदेव तत्र परिभाषायाः अर्थः. वर्णादङ्गं बलीयः. भगिनी क्षम्यतां, तत्र सरल उपायः अस्ति यत् सूत्रं षष्ठमाध्याये अस्ति वा सप्तमाध्याये अस्ति वा इति वयं पश्यामः चेत् तत् सरलं भवति किल? अङ्गस्य अधिकारे अस्ति चेत् तत्र अङ्गकार्यं भवति, अङ्गस्य अधिकारे नास्ति चेत् तत्र वर्णकार्यमेव भवति इति वक्तुं शक्यते वा? न, तथा वक्तुं न शक्यते इत्येव मया उक्तं खलु. कुत्रचित् सम्प्रसारणकार्यम् अङ्गस्य अधिकारे नास्ति, तथापि तत्र अङ्गकार्यम् एव अस्तु. अतः सामान्यतया यद् यद् तत्र अङ्गस्य अधिकारे अस्ति चेत् अङ्गकार्यम् इति सामान्यव्यवहारः समीचीनमेव, परन्तु सर्वत्र तथा एव अस्ति वा इति चेत् चिन्तनीयम्. कुत्रचित् तत्र सम्प्रसारणकार्यम् अथवा अन्यत् किमपि तत्र कार्यम् अस्ति चेत् तादृशकार्यम् अङ्गकार्यम् एव, तथापि तत्र अङ्गस्य इत्यस्य अधिकारेण स्थापितम्. अस्तु, तर्हि इदानीम् अग्रे अरुणा भगिनी वद पठति वा. आं भगिनि, प्रत्यय पदम् अस्ति, प्रति योगः इ योगः हच् ए रच् इति सूत्रेण सूत्रं कार्यं करोति. प्रति योगः इ योगः आ प्रत्ययं निमित्तीकृत्य गुणः प्राप्नोति. प्रति ए योगः आ यचो यावः इति सूत्रेण इत्यनेन यान्तवान्त आदेशः आदेशसन्धिः. प्रति योगः ऐ योग आ इको वणिच् इत्यनेन यनादेशः. प्रत्य ऐ आ वर्णमेलनप्रत्ययः इति रूपं निष्पन्नं भवति. अत्र वर्णकार्यम् अस्ति इति अहं मन्ये. प्रति योगः इ योगः अस्ति, प्रथमं प्रत्ययनिमित्तीकृत्य गुणप्राप्तिः. आ इति शप् इति अहं मन्ये, ततः अच् प्रत्यय एव इति गुणप्राप् भवति. प्रति ये स्थाने एकार आगच्छति. तदनन्तरं यजो यावयाः सूत्रेण यान्तवान्तसन्धि. ये योगः आ ऐ भव ऐ योगः. सो तदनन्तरम् इको एनर्जि सूत्रेण प्रत्य ऐ वर्णमेन प्रत्ययः रूपं निष्पन्नं भवति. अत्र प्रथमं आ इति प्रत्ययनिमित्तिककार्यं भवति भगिनि प्रथमं. तदनन्तरं तदनन्तरं वर्णमेलनं कृतवान् सूत्रेण. ए योग आ पदं अभवत्. तदनन्तरं अङ्गकार्यम् अत्रापि अङ्गकार्यं न केवलं वर्णसम्मेलनमेव इको एनर्जि इति वर्णसूत्रं भवति. समीचीनं भगिनि, भवती तु अवगच्छति. तर्हि इदानीम् उमा भगिनी वदतु, प्रतियोगः ई योगः अ इत्यत्र तत्र किं किं सूत्रं कार्यं कर्तुम् अर्हति? अत्र एचो यवायामः इति सूत्रेण न मम प्रश्नः अस्ति, प्रतियोगः ई योगः अ ओके, तत्र किं किं सूत्रं कार्यं कर्तुम् अर्हति? क्षम्यतां भगिनि, एकक्षणम्, ई इति किम् अस्ति तत् अत्र? प्रतियोगः इ इति धातुः अस्ति, अच् इति प्रत्ययः अस्ति. इ अपि धातुः अस्ति वा? इ इति धातुः इङ्गतौ. अस्तु अस्तु अस्तु. ई वर्णान्तात् धातुतः अच् इति प्रत्ययः आगतः, कृत् प्रत्ययः आगतः. अस्तु हा, इदानीं वदतु, प्रतियोगः इ योगः अ इत्यत्र किं किं प्रसक्तम्? अत्र इकारः गुण गुण गुणः प्राप्नोति. सो यचो यवा तर्हि तत्र गुणः केन सूत्रेण? इको एनचि. न गुण गुणकार्यं केन सूत्रेण? उषा भगिनी वदतु, सार्वधातुक आर्धधातुकयोः. सार्वधातुकार्धधातुकयोः इति धातु इत्यस्य प्रसक्तिः, सार्वधातुकार्धधातुकयोः इत्यस्य प्रसक्तिः अस्ति. अन्यत् किमपि प्रसक्तम् अस्ति वा? प्रति ई तत्र सवर्णदीर्घसन्धिः भवितुम् अर्हति. अपि च तर्हि सार्वधातुकार्धधातुकयोः भवितुमर्हति. अकः सवर्णदीर्घः भवितुमर्हति. अन्यत् किम्? एणुसन्धि इको एणचि इको एणचि तर्हि त्रीणि सूत्राणि सन्ति अत्र तर्हि क्रमस्य विषयः अस्ति किं सूत्रं प्रथमं कार्यं करोति इति विषयः अस्ति अत्र खलु तर्हि किं कार्यं करोति इको एणचि अपि च अखः सवर्णे दीर्घः सूत्रद्वयं कीदृशकार्यम् हा इको एणचि अङ्गकार्यं कथम् अस्ति षष्ठाध्यायस्य प्रथमपादे अस्ति वर्णकार्यम् अस्ति खलु इकः स्थाने यण आदेशः अचिपरे इको एणचि इति अपि वर्णकार्यम् अखासावरणदीर्घः इति अपि वर्णकार्यम् अतः तस्य अपेक्षया सार्वधातुक अर्धधातुकयोः इति सप्तमाध्यायस्य तृतीयपादे अस्ति अङ्गकार्यम् अस्ति अतः तत् कार्यं बलवत् इति कृत्वा सार्वधातुक अर्धधातुकयोः इति सूत्रं प्रथमं कार्यं करोति तर्हि ई स्थाने एकारादेशः प्रतियोगः ए योगः सार्वधातुक अर्धधातुकयोः अत्र प्रत्ययः सार्वधातुकप्रत्ययः नास्ति खलु नो चेत् अर्धधातुकप्रत्ययः नास्ति खलु नास्ति वा धातुतः विहितः अस्ति प्रत्ययः तिङ्क्षित् भिन्नः न तत्र अच्छिति किम् अस्ति भगिनि अच्छिति प्रत्ययः न न अच्छिति प्रत्ययः अस्ति इति उक्तं खलु ओ ई धातुतः अच्छिति प्रत्ययः अस्तु अच्छिति प्रत्ययः न नास्ति चिन्ता तत्र अच्छिति प्रत्ययः अस्ति प्रत्याहारः नास्ति तत्र प्रत्याहारः कथं भवितुमर्हति इत्युक्ते भवती चिन्तितवती अच्छिति प्रत्याहारः इति उक्तः चेत् तत्र कथमस्ति विधानमस्ति खलु ई धातुतः अच्छिति प्रत्ययविधानं तिङ्क्षित् भिन्नः इति कृत्वा अर्धधातुकप्रत्ययः इति कृत्वा गुणकार्ये अस्ति प्रसङ्गः अस्तु अस्तु खलु तर्हि गुणकार्यं प्रथमं भवति तत्पश्चात् सन्धिकार्यं तत्पश्चात् एचोयवायवः तदनन्तरम् इको एणचि तावदेव तत्र अस्तु अस्तु अस्तु तर्हि अग्रे अत्र प्रदर्श्यते तत्र अन्तिम वंशीभगिनी पठित्वा समापयतु अग्रिम आं भगिनि एवम् अकृत्वा वर्णनिमित्तिकं कार्यं क्रियते चेत् तत्र तु पूर्वं अङ्गकार्यमेव भवति यतोहि अङ्गकार्यं वारणार्थङ्गं बलीयः इति परिभाषेण तत्र भवति एवम् अकृत्वा वर्णनिमित्तिकं कार्यं क्रियते चेत् प्रतियोगः ई योगः य अकः सवर्णदीर्घः इत्यनेन सवर्णदीर्घसन्धि भवति प्रतियोगः अप्रत्ययं निमित्तीकृत्य गुणः प्राप्नोति प्रते योगः अ यचोयवायवः इत्यनेन यान्तावान्तदेशसन्धिः भवति प्रत्यय अय इति आदेशः भवति योगः अप्रत्ययः दोषपूर्णरूपं सिद्धम् अस्तु तदेव अस्ति तत्र यदि सन्धि वयं कुर्मः तत्र सन्धि सूत्रम् आश्रित्य भवति अकः सवर्णदीर्घः षष्ठमाध्यायः अस्ति तदनन्तरं यचोयवायवः इति षष्ठमाध्यायस्य तद् परसूत्रमस्ति अतः प्रथमं तु न यचोयवायवः सूत्रस्य षष्ठमाध्याये हा क्षम्यतां पूर्वसूत्रमस्ति अतः परसूत्रस्य कार्यमेव भवति ततः प्रतियोगः ई योगः अ इत्यस्मिन् सवर्णदीर्घसन्धिः भवति अतः प्रतियोगः ई इत्यस्मिन् प्रति भवति तदनन्तरं यचोयवायवः इत्यस्य कार्यं भवति तत्र प्रति ईकारस्य निमित्तीकृत्य क्षम्यतां गुणः प्राप्नोति तत्र प्रत्ययोगः भवति इकारस्य स्थाने एकारः भवति प्रत्ययन अशुद्धरूपार्थं गुणः नास्ति खलु आप्रत्ययनिमित्तीकृत्य गुणः प्राप्नोति तत्तु समीचीनरूपम् इदानीं तत्र प्रदर्शयति यदि तत्र क्रमेण अङ्गकार्यं क्रमेण न क्रियते चेत् अशुद्धरूपं कथं प्राप्यते इति प्रदर्शयति तत्र हा तदेव अशुद्धरूपं कथं भवति इत्युक्ते तत्र यदि गुणकार्यं न भवति यदि सन्धिकार्यं वर्णकार्यं भवति चेत् तत्र रूपं तु प्रत्ययः इति भवति तत्र दोषपूर्णरूपम् अस्ति इति अस्मिन् उदाहरणे अस्ति भगिनि दृष्टान्ते इति अकः सवर्णदीर्घः प्रथमं तत्र कार्यं करोति चेत् तत्र प्रतियोगः अ इति अस्ति तदानीं किं भवति प्रतियोगः ई योगः तत्रैव भवति न प्रती भवति न तत्र प्रती भवति इदानीं तत्र गुणकार्यं करोति हा गुणकार्यं भवति अप्रत्ययनिमित्ति तत् ओ क्षम्यतां तत्र गुणं भवति सार्वधातुकार्थतोकयोः इति भवति क्षम्यताम् अहं चिन्तितवती वर्णकार्यं नास्ति तत्र तत्र तु सार्वधातुकार्थतोकयोः इत्यनेन प्रत्यय ईकारस्य एकारः भवति प्रत्यये भवति सत्यं तत्र प्रत्यययोगः इत्यस्मिन् तत्र यचोयवायवः इत्यस्य प्रसक्तिः भवति यतोहि एकारस्य अपरे अच्वर्णः अस्ति अतः तत्र प्रत्यययोगः अ इति भवति दोषपूर्णरूप प्रत्ययः इति दोषपूर्णरूपं सिद्धं भवति भगिनि इत्युक्ते किम् इति चेत् तत्र अङ्गकार्यं प्रथमं करणीयम् अङ्गकार्यं प्रथमं न क्रियते चेत् तत्र दोषः भवितुम् अर्हति इत्येव विषयः अस्ति तदेव वारणादङ्गं बलीयः इति परिभाषायाः अर्थः अस्तु परिभाषा कुत्र अस्ति भगिनि एतत् परिभाषा एषा परिभाषा तत्र परिभाषेन्दुशेखरे अस्ति वा नो चेत् अस्ति अस्ति नो चेत् अष्टाध्यायी मध्ये अपि अस्ति वा न न परिभाषेन्दुशेखरे इत्येव अस्ति अस्तु अस्तु तत्र एकः प्रश्नः अस्ति एरच् प्रसक्ति किम् अस्ति एरच् इति सूत्रं किं वदति इति चेत् ईवर्णान्तात् धातुतः अच् प्रत्ययः भवति कृत् प्रत्ययः अस्ति भावे अकर्तरि च कारके संज्ञायां भावार्थे भवति अकर्त्रार्थे भवति कर्त्रार्थे भावार्थे अच् इति प्रत्ययः ईवर्णान्तात् धातुतः भवति कृत् प्रत्ययः अस्ति वस्तुतः तत्र घञ् प्रत्ययस्य अपवादः अस्ति घञ् अपवादः अस्तु इदानीं ततः अग्रे अभ्यासः अस्ति कृपया गृहपाठरूपेण शक्यते चेत् एकवारं चिन्तयतु तत्र कीदृशसूत्राणि कार्यं कर्तुम् अर्हन्ति इति चिन्तयन्तु तत्र सूत्राणि दत्तानि तदेकवारं दृष्ट्वा चिन्तयन्तु अग्रिमसप्ताहे पश्यामः वर्गे अस्तु तर्हि अत्र स्थगयामः प्रायः अग्रिमसप्ताहे वयं समापयितुं शक्नुमः धन्यवादः अस्तु तर्हि धन्यवादः नमस्कारः धन्यवादः धन्यवादः नमस्कारः